सर्वेषां गीतासोपानं वर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। भगिनी एकवारं श्रावयतु। आं भगिनि। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः। विद्याबन्धुजनो विदेशगमने विद्यापरा देवता। विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः। सम्यक्, उत्तमं भगिनि, धन्यवादः। उत्तमम्। अत्र नमस्ते भगिनि, क्षम्यतां विलम्बं भवति, चिन्ता मास्तु। अत्र एतावत्पर्यन्तं वयं किं कृतवन्तः इत्युक्ते, लोट्लकारसम्बद्ध सर्वान् अभ्यासान् गीतासोपानं पुस्तकात् वयं समापितवन्तः। तस्मिन्नेव प्रसङ्गे अन्यस्मात् पुस्तकात् पुटद्वयं प्रेषितवती। इत्युक्ते ई पत्रे अहं पुटद्वयं प्रेषितवती, तत्र तस्मिन् अपि लोट्लकारसम्बद्धक्रियापदानि सन्ति। अद्य वयं लोट्लकारप्रसङ्गे एव इतोपि किञ्चित् अवगन्तुं प्रयतामहे। पुटद्वयम् अस्ति, किन्तु एकस्मिन् पुटे लट्लकारसम्बद्धाभ्यासाः सन्ति अथवा लट्लकारसम्बद्धा कथा अस्ति, अन्यस्मिन् करपत्रे लोट्लकारप्रयोगाः इति लिखितमस्ति। सर्वे तत् करपत्रं वा अथवा पुटं वा एकवारं पुरतः स्थापयन्तु, तेन वयम् इतोपि लोट्लकारप्रसङ्गे अवगन्तुं प्रयत्नं कुर्मः। नाम अस्ति ऋषयः मन्त्रद्रष्टारः इति उपरि शीर्षकं दत्तमस्ति तत्र, तत् करपत्रं पुरतः स्थापयन्तु। अद्य किञ्चित् इतोपि लट्लकारसम्बद्धचिन्तनं कुर्मः, तदनन्तरं सङ्ख्यानाम् अध्ययनं भविष्यति अग्रिमे सप्ताहे। उपरि सर्वे पश्यन्तु, लोट्लकारे प्रयोगाः इति लिखितमस्ति, ऋषयः मन्त्रद्रष्टारः इति लिखितमस्ति। लोट्लकारप्रसङ्गे अहम् इतोपि किञ्चित् वदामि। लोट्लकारः इति लकारः लोट्च इति सूत्रेण लोट्लकारस्य विधानं भवति। लोट्च इति एकं सूत्रमस्ति, तस्मिन् सूत्रे अनुवृत्तिरूपेण अन्यत् समस्तपदमस्ति। इत्युक्ते तत्र विधिनिमन्त्रणामन्त्रणाधीष्ट सम्प्रश्न प्रार्थनेषु इति एकं पदमस्ति। विध्यर्थे, निमन्त्रणार्थे, आमन्त्रणार्थे, अधिष्ठार्थे, सम्प्रश्नार्थे, प्रार्थनार्थे, एतेषु अर्थेषु इत्यादिषु अर्थेषु लोट्लकारप्रत्ययः विहितः भवति इति विषयः। इत्युक्ते अत्र साधारणतया वयं किं चिन्तयामः, आज्ञार्थे प्रार्थनार्थे एव लोट्लकारप्रयोगः भवति इति अस्माकं चिन्तनम् आसीत्, किन्तु विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टं, सम्प्रश्न, प्रार्थना इत्यादिषु अर्थेषु अपि लोट्लकारप्रयोगः भवति। तत्र एतत् सूत्रं लिङ्ग्लकारप्रसङ्गे वदति, विधिलिङ्ग्लकारप्रसङ्गे वदति, किन्तु लोट्च इत्यस्मिन् सूत्रे विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु इति समस्तपदम् अनुवृत्तिरूपेण आयाति इति कृत्वा तत्र लोट्च सूत्रेण लोट्लकारः विधीयते इति एकः विषयः। अपि च प्रयोगः इति पदमस्ति, प्रयोगः इति कीदृशं पदम्। शोभा भगिनी, भवती किञ्चित् ऊहां करोतु, प्रयोगः इति पदम्। आं भगिनी, तत्र यथा धातवः प्रत्ययाः सन्ति, प्रक्रियां यदा कुर्मः तत्र तेषां प्रयोगः कुर्मः इति अर्थे अहं जानामि, किमपि शब्दस्य प्रयोगः भवति इति, भिन्नभिन्न अर्थेषु भिन्नभिन्नसन्दर्भे प्रयोगः इति। केवलं प्रयोगः इत्यस्मिन् पदस्य प्रसङ्गे तत्र प्रकृतिप्रत्ययविभागं कुर्मः चेत् जानाति चेत् वदतु, नो चेत् अधुना गीताञ्जलिभगिनी भवती प्रयत्नं करोति वा अत्र प्रयोगः इति पदस्य प्रसङ्गे प्रकृतिप्रत्ययविभागः कथं क्रियते? प्रकृतिः इत्युक्ते मूलरूपं, प्रत्ययः इत्युक्ते वदतु. प्र इति उपसर्ग अस्ति भगिनि, यूज् यूज् धातु. तदनन्तरं घञ् भगिनी अत्र. उत्तमम् उत्तमं, धन्यवादः भगिनी. तदेव इत्युक्ते अत्र प्र उपसर्गपूर्वकः युज् धातुः अस्ति. युज् धातुः त्रिषु गणेषु अस्ति, किन्तु कस्य प्रसङ्गः अत्र अस्ति इति प्रश्नः. इत्युक्ते तत्र दिवादिगणीयधातुः एकः धातुः अस्ति, तस्य रूपं दिवादिगणे युज् धातोः रूपं युज्यते इति रूपम् अस्ति. युज्यते इति युज् धातोः रूपं, दिवादिगणीयधातोः रूपम् अत्र दत्तमस्ति. अपि च अन्तिमप्रत्ययः अस्ति घञ्, घञ् इति प्रत्ययः अस्ति. घञ् इति कथनेन तत्र अनुबन्धवर्णाः सन्ति, तस्मिन् प्रत्यये अनुबन्धवर्णाः सन्ति. वंशी सुधा भगिनी एकवारं भवती ऊहां करोतु, अत्र घञ् प्रत्यये केषां केषां वर्णानाम् इति संज्ञा भूत्वा ऊहां करोतु. तत्र यकारः तु अपगच्छति केन सूत्रेण? हलन्तम् इति भवति वा? उत्तमम् उत्तमं, हलन्तम् इत्यनेन चवर्गीय अन्तिमव्यञ्जनं घञ् इति कथनेन तत्र चवर्गीय अन्तिमव्यञ्जनम् अस्ति. तत्र छि इति वदामः, सः ञकारस्य लोपः हलन्त्यम् इत्यनेन भवति. अपि च घकारस्य उत्तमं, लशकु इति वदति. कु इति कथनेन कवर्गीयवर्णानां प्रसक्तिः तत्र अस्ति. क ख ग घ इति वदामः, तत्र घकारः लशक्व तद्धिते इत्यनेन अपगच्छति. तत्र केवलम् अकारः एव तिष्ठति. तत्र साधारणतया या घञ्यन्तरूपाणि पुंलिङ्गपदानि भवन्ति, तत्र हलश्च इति एकं सूत्रमस्ति, तेन सूत्रेण अत्र योगः इति पदं सिद्ध्यति. युज् धातुतः घञ् प्रत्ययस्य योजनेन योगः, किन्तु प्र उपसर्गपूर्वकः अस्ति. किन्तु साधारणतया वयं योगः, पतञ्जलिः किं वदति योगः इति इत्यस्य प्रसङ्गे? कोऽपि वदतु. योगचित्रवृत्तिनिरोधः. उत्तमं, तदेव श्रोतुमिच्छामि. उत्तमं, योगः इत्युक्ते चित्तवृत्तिनिरोधः. किन्तु अत्र प्रयोगः इति पदं लिखितमस्ति, किन्तु अत्र प्रा इति उपसर्गस्य योजनेन अर्थः भिद्यते इति भाति. अपि च अस्माकम् अत्र शीर्षकं किम् इत्युक्ते ऋषयो मन्त्रद्रष्टारः इति लिखितमस्ति. अपि च अत्र इतोपि घञ् प्रत्ययस्य प्रसङ्गे किञ्चित् वदामि. रं धातुतः रामः इति पदं सिद्ध्यति. अनन्तरं रं धातुतः रामः इति पदं सिद्ध्यति. तत्र रमुक्रीडायाम् इति वयं जानीमः, रमुधातुतः घञ् योजनेन रामः. तत्र किमर्थं तत्र दीर्घत्वं भवति इत्युक्ते तत्र घञ् प्रत्ययः णित् प्रत्ययः इति कृत्वा तत्र उपधायाम् अत उपधायाः इति सूत्रेण तस्य दीर्घत्वं भूत्वा अकारस्य वृद्धिः भूत्वा आ भवति, तदा एव राम इति पदं सिद्ध्यति. अन्यानि उदाहरणानि अपि वदामि. अत्र प्रयोगः इति पदमस्ति, प्रसादः, प्रसादः इति अपि घञन्तरूपं, प्रा उपसर्गपूर्वकः सद् धातुतः घञ् योजनेन प्रसादः अथवा प्रसारः इत्यादीनि पदानि घञन्तरूपाणि. अस्माकं शीर्षकमस्ति ऋषयो मन्त्रद्रष्टारः. शीर्षकस्य प्रसङ्गे अत्र सन्धिः अस्ति, का वक्तुम् इच्छति अत्र विसर्गसन्धेः प्रसङ्गे? गीताञ्जलिभगिनी एकवारं स्मारयतु तत्र किं भवति. पदं किं भगिनी, क्षम्यताम्? अत्र अस्माकं शीर्षकं पश्यतु, ऋषयो मन्त्रद्रष्टारः इति वाक्यमस्ति, तत्र एकः सन्धिः अस्ति. ऋषयः इति अत्र ऋषयः अस्ति इत्युक्ते बहुवचनरूपं प्रथमविभक्ति इकारान्त पुंलिङ्गपदस्य. तदनन्तरं ओ आयाति अन्ते, विसर्गस्थाने ओ आयाति. उत्त्वं भवति भाट्टचतुर्थसूत्रम् अस्ति. अकार योगः यदि विसर्ग अस्ति परं अखर् वर्ण अस्ति. अखर् इत्युक्ते मृदु वर्ण अस्ति चेत् उका उत्वम् आयाति. इत्युक्ते अत सूत्रं तु अतः परस्य विसर्जनीयस्य अति हसि च उत्वम् इति कारणेन ऋषयो मन्त्र दृष्टारः इति. उत्तमं भगिनि, धन्यवादः. तदेव अत्र चतुर्थं भाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अति हसि च उत्वम् इति सूत्रं कार्यं करोति. तेन अत्र विसर्गस्य स्थाने आरम्भे उकारादेशः, तदनन्तरं गुणसन्धिः हश्वर्णः अस्ति इति कृत्वा ओकारः आयाति अत्र. तदेव. अपि च अत्र ऋषिशब्दस्य प्रसङ्गे एकवारम् अत्र ललिता भगिनी ऋषिशब्दस्य रूपाणि प्रथमाविभक्ति द्वितीयाविभक्तिपर्यन्तं वदतु. ऋषि ऋषि ऋषि ऋषयः ऋषिं ऋषि ऋषीन् अत्र प्रथमविभक्ति प्रथमविभक्ति एकवचनम् ओके प्रथमविभक्ति ऋषि ऋषिः ऋषिः ऋषिः अत्र ऋषिः इति पदस्य प्रसङ्गे रुषति इति एकः धातुः अस्ति, गत्यर्थकधातुः रुषति. अत्र ऋषिः इत्युक्ते ज्ञानेन संसारपारं रुषति, ज्ञानेन संसारपारं रुषति इति अर्थः ऋषिपदस्य. द्वितीयं पदमस्ति मन्त्रद्रष्टारः इति अस्ति. तस्मिन् प्रसङ्गे मन्त्र इति पदस्य मन्त्र इति प्रातिपदिकमस्ति, किन्तु लिङ्गं किम्? न भगिनि, अत्र यदि अत्र अस्मिन्नेव करपत्रे पुंलिङ्गमन्त्राः बहुवचनं भवति. मन्त्राः अथवा द्वितीयविभक्ति बहुवचनं मन्त्रान् पठामि इति अस्ति. मन्त्रः इति पुंलिङ्गपदमस्ति. अपि च मन्त्रद्रष्टारः इति पदमस्ति. तत्र वचनं किम्? तत्र एकवचनं द्रष्टारः पुल्लिङ्ग अस्ति. अत्र मन्त्रद्रष्टारः इति पदस्य वचनं वचनं द्रष्टारः बहुवचनं बहुवचनं. अपि च भवती इतोपि जानाति वा अत्र एतत् पदं समस्तपदं द्रष्टा द्रष्टा इति पदमस्ति. द्रष्टा इति पदस्य प्रसङ्गे जानाति चेत् वदतु. मन्त्रान् दर्शितवान् दर्शितवान् किन्तु अत्र द्रष्टा इति पदस्य प्रसङ्गे मम प्रश्नः तु तत्र तत् पदं कीदृशं पदम् इति. वंशीसुधा भगिनी वदतु. संस्कारान्तपदं द्रष्टृ इति भवति. उत्तमं, द्रष्टृ इति भवति, प्रातिपदिकं द्रष्टृ अस्ति. इतोपि जानाति चेत् वदतु. तत्र प्रथमाविभक्तौ तु द्रष्टा द्रष्टारौ द्रष्टारः इति भवति. उत्तमम्. एतावत् दृश् धातोः रूपम् अस्ति, तृच् इति प्रत्ययः अस्ति अत्र. तृच् प्रत्यये अनुबन्धवर्णः कः? चकारः तु हलन्त्यम् इति सूत्रेण अपगच्छति. तकारः प्रत्ययः अस्ति किल तत्र. इत्युक्ते केवलं तृ कृच् इति प्रत्यये केवलं चकारस्य इतसंज्ञालोपः भवति, तत्र त्रु एव अवशिष्यते. धातुतः निर्मितं पदम् इदं पदं, द्रष्टा इति पदं धातुतः निर्मितं कृदन्तपदम् अस्ति. दृश् धातुतः तृच् इति प्रत्ययस्य योजनेन द्रष्टृ इति प्रातिपदिकम् अस्ति, किन्तु प्रथमाविभक्ति एकवचनरूपं द्रष्टा. सर्वाणि तृजन्तरूपाणि ऋकारान्तानि भवन्ति इति कृत्वा तत्र द्रष्टा, द्रष्टारौ, द्रष्टारः प्रथमाविभक्त्यन्तरूपाणि. यथा कर्ता, कर्ता अपि तृच् प्रत्ययान्तरूपमेव. तत्र क्रू धातुतः तृच् योजनेन कर्ता इति पदं सिद्ध्यति. प्रातिपदिकमस्ति कर्तृ, तथा एव अत्रापि द्रष्टृ. तत्र एकं सूत्रमस्ति णुवल् तृचौ इति सूत्रेण तृच् प्रत्ययस्य विधानं भवति. तृच् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. कर्ता अस्ति चेत् कर्त्री भवति, हर्ता अस्ति चेत् हर्त्री इति भवति. पठ् धातोः तृजन्तरूपं पठिता, हृ धातोः तृजन्तरूपं हर्ता. अत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति इति कृत्वा अत्र द्रष्टा इति पुंलिङ्गरूपम् अस्ति, किन्तु अहं चिन्तयामि स्त्रीलिङ्गे द्रष्ट्री. पठिता इति पुंलिङ्गपदमस्ति चेत् पठित्री भवति, कर्ता कर्त्री भवति. एतादृशरीत्या अत्र द्रष्टा इति पदं तृजन्तरूपम् अस्ति, तृच् प्रत्ययान्तरूपम् अस्ति. किञ्चित् अभ्यासं कुर्मः तृजन्तरूपाणां प्रसङ्गे. यद्यपि अस्माकं विषयः नास्ति, किन्तु किञ्चित् आसक्तिं जनयितुम् एकम् अभ्यासं कुर्मः. अत्र भगिनी क्षम्यतां भगिनि, ऋकारान्तस्त्रीलिङ्गपदं मातृ इति प्रातिपदिकं तत्तु तृच् अस्ति भगिनि, न भवति इति उक्तवती त्रिषु लिङ्गेषु भवति तृच् तृच् णुवुल् तृचौ. दातृ अपि तृच् अस्ति न भगिनि? अहं चिन्तयामि अत्र माता इति पदम् उणादिप्रत्ययेन निर्मितं पदम् इति मम चिन्तनं. ओ अस्तु, अस्तु, क्षम्यतां, धन्यवादः. अत्र भगिनि अन्यद् प्रश्नः, क्षम्यतां, पठिता इति ताप् प्रत्यय अपि अस्ति किल? इत्युक्ते तत्र पठिता इति कथनेन कृतान्तरूपमपि भवितुमर्हति. द्वे अपि स्तः. इत्युक्ते अत्र पठिता इति कथनेन स्त्रीलिङ्गे कृतान्तरूपं भवति, पठितः, पठिता, पठितम् इति भवति. किन्तु पठितृ इति प्रातिपदिकम् अस्ति चेत् तृजन्तरूपमपि पठिता एव. ओ अस्तु, धन्यवादः. किञ्चित् अद्य यद्यपि अस्माकं विषयः नास्ति, तथापि किञ्चित् केवलम् अभ्यासार्थम् अन्यानि पदानि, तृजन्तरूपाणि अन्यानि सन्ति वा इति प्रश्ने सति किञ्चित् अभ्यासं कुर्मः. अत्र श्रु धातुतः तृच् योजनेन कीदृशं पदं भवति? लता भगिनी किञ्चित् ऊहां करोतु. श्रोतृ प्रथमाविभक्तिः श्रोता, श्रोतारौ, श्रोतारः. उत्तमं. धातुः दा अस्ति चेत् ददाति, दा अस्ति चेत् तत्र दातृ प्रातिपदिकं वदतु. दातृ, दाता, दातारौ, दातारः, लिङ्गम्. उत्तमं. दात्री, दात्री, ओके. तकिबि नदी शब्दवत् दात्री, दात्र्यौ, दात्र्यः. दात्री इति नदी शब्दवत् रूपाणि भवन्ति. अपि च हन् हन् धातुः अस्ति चेत् हन् योगः तृच्. हन्तृ, हन्तृ, हन्ता, हन्ता, हन्तरो, हन्तरः. उत्तमं, धन्यवादः. I think when we do the dhatu, jna comes for han dhatu, latlakare. Latlakare, ghakara ayati. किन्तु अत्र यथा भवत्या उक्तं हन्ता हन्तारौ हन्तारः इति रूपाणि एतानि सर्वाणि तृजन्तरूपाणि अपि च अत्र नी धातुः अस्ति चेत् नेता भवति नेतृ नी धातुः अजन्तधातुः अस्ति इति कृत्वा नेता भवति जी धातोः रूपं वयं जानीमः जयति इति लट्लकाररूपमस्ति जी धातोः रूपं जी धातोः तृजन्तरूपं जेता जेतृप्रातिपदिकम् अपि च ज्ञा धातोः रूपं जानाति अस्ति तस्य तृच् रूपं ज्ञातृ ज्ञातारो ज्ञातारः उत्तमम् उत्तमं भगिनि धन्यवादः अनन्तरं शुभदा भगिनी भवती किञ्चित् ऊहं करोतु धा धातुः अस्ति चेत् धा धातृ इति भवति प्रथमाविभक्तिरूपं प्रथमाविभक्ति धाता धातारौ धातारः उत्तमं दृश् धातोः रूपं वयं जानीमः एव अत्र अस्मिन्नेव पुटे दत्तमस्ति द्रष्टा इति भवति दृश् धातोः रूपं पठ् धातोः रूपं पठिता भवति रक्ष धातोः रूपं रक्षिता इति भवति सृज् धातोः रूपं किं भवति सृज् धातोः मम पार्श्वे करपत्रमस्ति तदर्थम् अहं वदन्ती अस्मि सृज् धातोः रूपं स्रष्टा इति भवति अपि च युद्ध धातोः रूपं योद्धा भवति योद्धा योद्धारौ योद्धारः भू धातोः रूपं तृजन्तरूपं भविता कथ धातोः रूपं कथयिता ग्रह धातोः रूपं ग्रहीता वच् धातोः रूपं वक्ता तत्र प्रातिपदिकमस्ति वक्तृ अस्ति भुज् धातु वदतु तृच् तृच् प्रत्यय सर्वे धातुतः योजनीयं सर्वेभ्यः धातुभ्यः तृच् प्रत्ययस्य योजनं भवति उत्तमम् अत्र वद् धातोः रूपं वदिता भवति सेव् धातोः रूपं सेविता भवति अपि च वृद्ध धातोः रूपं वर्धिता तत्र प्रातिपदिकं वर्धितृ इति भवति तथा एव यथा शोभाभगिन्या उक्तम् आसीत् लब् धातोः रूपं लब्धा भवति लब्धा इति रूपं क्तान्तरूपमपि भवि अस्ति तादृशरीत्या एतानि सर्वाणि तृजन्तरूपाणि वदतु विषयान्तरमस्ति यदि समयः अस्ति चेत् यदि समयः तर्हि वदतु नो चेत् कक्षानन्तरं वदतु तत्र फट् धातु फटिता इति भवति अहं चिन्ता क्रीडागमः भवति परन्तु जी धातुतः भवति जेता नेता नी धातुतः नेता इति उक्तवती तत्र गुणं भवति तत्र किमर्थम् इडागमः न भवति तत्र मम प्रश्नः जातः अत्र मम उत्तरमस्ति अत्र उत्तरं किम् इत्युक्ते भवती जानाति एव तत्र एकं सूत्रमस्ति अर्धधातुकस्येड् वलादेः इति सूत्रमस्ति तेन सूत्रेण इडागमः भवति इत्युक्ते अत्र तृच् प्रत्ययः इडागमानुकूलप्रत्ययः इति कृत्वा यत्र यत्र तादृश आनुकूल्यम् अस्ति तत्र तत्र इडागमः भवितुम् अर्हति यदि इडागमानुकूल्यं धातौ नास्ति चेत् उत्तमम् इत्युक्ते अत्र यत्र यत्र धातौ अपि आनुकूल्यम् आवश्यकम् अपि च प्रत्यये अपि आनुकूल्यम् आवश्यकं तादृशी स्थितिः अस्ति चेदेव तस्मिन् धातौ इडागमः भवति आहत्य अयं प्रत्ययः तु इडागमानुकूलप्रत्ययः अत्र हृधातोः रूपं हर्ता अस्ति गम् धातोः तृजन्तरूपं गन्ता इति भवति हन् धातोः रूपं हन्ता एतानि सर्वाणि तृजन्तरूपाणि इति एकः विषयः अस्माकं पदमस्ति द्रष्टा इति तृजन्तरूपम् इति विषयः. शीर्षकस्य प्रसङ्गे वयं किञ्चित् अवगतवन्तः. अधुना प्रथमं वाक्यम् एकवारं परिशीलयामः. शुभदा भगिनी, भवती एव आरम्भं करोतु प्रथमं वाक्यं स्वीकृत्य. आं भगिनि. ऋषयोः मन्त्रद्रष्टारः. लोककल्याणप्रसङ्गे ऋषीणां भूमिका उल्लेखयोग्या वर्तते. लोककल्याणप्रसङ्गे लोककल्याणस्य प्रसङ्गे इति सप्तमी विभक्ति एकवचनं. लोककल्याणप्रसङ्गे इति द्वे पदे संयुक्ताः भवति. सो लोककल्याणस्य प्रसङ्गे ऋषीणां, देट् इस् षष्ठीविभक्ति बहुवचन, भूमिका इति आकारान्तस्त्रीलिङ्गपदम् उल्लेखयोग्या वर्तते. उल्लेखयोग्या इति विशेषणं, भूमिका इति विशेष्य, अतः उल्लेखयोग्या अपि स्त्रीलिङ्ग आकारान्तस्त्रीलिङ्गपदं भवति. उल्लेखयोग्या इति उल्लेखस्य उल्लेखनीय अपि उच्यते. वर्तते इति वृत् धातोः लट् लकारः, प्रथमपुरुष एकवचनम्. उत्तमम्. अत्र प्रसङ्ग इति पदं, तस्य लिङ्गं किम् ऊहं करोतु? प्रसङ्गम् इति नपुंसकलिङ्ग नपुंसकलिङ्गं पदं सप्तमी सप्तमी एकवचनं, सप्तमी विभक्तिः एव, किन्तु लिङ्गं पुंलिङ्गपदं, प्रसङ्गः. प्रसङ्गः अत्र प्रा उपसर्गपूर्वकः साञ्जिधातुः. साञ्जिधातोः रूपं सजति इति भवति. तत्र भुवादिगणे एव अस्ति सञ्जिधातोः रूपं सजति अस्ति. प्रसङ्गः इति पदं घञन्तरूपं, प्रा उपसर्गपूर्वकः सञ्जिधातोः रूपम् अस्ति. अत्र प्रसङ्गः इति लिखितमस्ति, तत्र किमर्थम् अनुस्वारस्य स्थाने ञकारः आगतः? अहं न जानामि भगिनि, चिन्ता मास्तु, चिन्ता मास्तु. किल प्रसङ्ग इत्युक्ते सम् अनुस्वारस्य नेक्स्ट् लेटर् कवर्ग ग अस्ति, अतः कवर्गस्य अनुनासिक अनुस्वार स्थले आगच्छति किल. उत्तमम्. इत्युक्ते एतावत् साधु एव भगिनी. अत्र सूर्यकुमारी भगिनी, भवती जानाति चेत् वदतु. अत्र भगिनी उक्तवती एव, भवती अपि वदतु. प्रसङ्गे, तत्र प्रसङ्गः इत्यस्मिन् पदे अनुस्वारस्य स्थाने कवर्गीय अन्तिमवर्णादेशः अभवत्, किमर्थम्? वदतु. प्रसङ्गः मोनोस्वारः. नश्च पदान्तस्य जलि ऐ ऐ परसवर्णस्य ऐ सवर्ण. अत्र अनुस्वारस्य ऐ परसवर्णः इति सूत्रेण परसवर्णादेशः अभवत्. तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति. परसवर्णादेशः भवति, तेन कारणेन अत्र वर्गीय कवर्गीय अन्तिमव्यञ्जन आदेशः अभवत्. अपि च अत्र कल्याणम् इति पदं नपुंसकलिङ्गपदं, लोककल्याणम् इति नपुंसकलिङ्गपदं. वदतु. तस्य प्रसङ्गे एव एक प्रश्न भगिनि, तत्र सञ्ज् इति धातु अस्ति, तदनन्तरं घञ् अस्ति अत्र, गकार कथम् आयाति अन्ते? अहं चिन्तयामि सन्धिकार्याणि भवन्ति तत्र, हल्सन्धिकार्याणि. सङ्गः इति घञन्तरूपं, प्रसङ्गः उपसर्गपूर्वकं रूपम्. अपि च अत्र कल्याणम् इति नपुंसकलिङ्गपदं, साधारणतया कल्याणम् इत्युक्ते मङ्गलम् इति अर्थः. तत्र लोककल्याणप्रसङ्गः इति तत्र समस्तपदमस्ति, तस्मिन् त्रीणि पदानि सन्ति. लोकस्य कल्याणम् इति अपि भवितुमर्हति. इतोपि अत्र किं दत्तमस्ति, ऋषीणां, ऋषीणाम् इत्यस्मिन् पदे मूर्धन्यणकारः आगतः, तत्र कारणं किम्? सूर्यकुमारी भगिनी वदतु. ऋषीणां, रकारान्तस्ति निमित्तमस्ति मध्ये व्यवसाने इत्युक्ते मम प्रश्नः अत्र, मम प्रश्नः तु अत्र तदेव अहं श्रोतुमिच्छामि. अत्र अस्मिन् पदे निमित्तद्वयमस्ति, ऋकारः एकं निमित्तमस्ति, षकारः मूर्धन्यषकारः अपि निमित्तमस्ति, किन्तु अनयोः द्वयोः केन कारणेन तत्र निमित्तं किम् इत्युक्ते अत्र मूर्धन्यषकारः एव तत्र निमित्तमस्ति. अपि च यथा भगिन्या उक्तमासीत् अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण, तत्र यद्यपि व्यवधानमस्ति षकारस्य अनन्तरम् ईकारः अस्ति, तथापि व्यवधानमस्ति चेदपि तत्र णत्वं भवति. किमर्थं चेत् तत्र बाधकवर्णः नास्ति इति कृत्वा. एतावत् वृत्तधातोः रूपमेव वर्तते. द्वितीयं वाक्यं भवती पठतु, द्वितीयं वाक्यम्. अत्र अपि च अन्यत् पदमस्ति, उल्लेखयोग्या वर्तते इति लिखितमस्ति. उल्लेखः इति एकं पदमस्ति, उत्तमं. तत्र कीदृशसन्धिः अस्ति? लकारः तास्थाने तोर्लि. उत्तमम्. अत्र उत् उपसर्गपूर्वकः, लिख् धातुः अस्ति, उत् उत्योगः लिख्. तत्र तोर्लि इति सूत्रेण तकारस्य स्थाने लकारादेशः, उल्लेख इति पदं सिध्यति. उल्लेखनम् इत्युक्ते कथनम्. अत्र भूमिका उल्लेखनी, वदतु. तत् लत्वसन्धि वा? भगिनी उक्तवती सूत्रं तोर्लि इति इत्युक्ते तत्र तकारस्य स्थाने परसवर्णादेशः, परसवर्णसन्धिः नाम्ना एकः सन्धिः अस्ति. तत्र एकम् अन्यत् सूत्रमस्ति, उत्तरपदस्य आदिमवर्णः लकारः अस्ति चेत् तत्र परसवर्णादेशः भवति इति तोर्लि सूत्रं वदति इति कृत्वा अत्र उद्योगः लेखः. तत्र लिख् धातोः घञन्तरूपमेव लेखः. लेखः इति पदम् उत्तरपदमस्ति, पूर्वपदम् उत् इति उपसर्गः अस्ति. उत्योगः लेखः, उल्लेखः. तत्र तोर्लि सूत्रमस्ति. अपि च अत्र द्वितीयं वाक्यं, भूमिका उल्लेखयोग्या. ऋषीणां भूमिका, अत्र भूमिका इत्युक्ते वदतु भगिनि, सूर्यकुमारी भगिनि वदतु. भूमिका स्त्रीलिङ्गपदम् एकवचनं, शीर्षक. भूमिका इत्युक्ते इट्स् रोल्. ऋषीणां भूमिका, अत्र लोककल्याणप्रसङ्गे ऋषीणां भूमिका उल्लेखयोग्या इत्युक्ते द रोल् इस् वेरि वर्त् मेन्शनिङ्ग् इति अर्थः. उल्लेखनम् इत्युक्ते कथनम् इति अर्थः. अत्र द्वितीयं वाक्यं, शुभदा भगिनी भवती पठतु द्वितीयं वाक्यं. आं भगिनि. वैदिकमन्त्रेषु तेषाम् उपदेशाः लोककल्याणभावनाः च सङ्कलिताः वर्तन्ते. वैदिकमन्त्रेषु तेषाम् उपदेशाः ऋषीणाम् उपदेशाः तेषाम् इत्युक्ते ऋषीणाम् उपदेशाः लोककल्याणभावनाः च सङ्कलिताः वर्तन्ते. वैदिकमन्त्रेषु वैदिकमन्त्रेषु इति वैदिकमन्त्रः इति पुल्लिङ्गपदं, तस्य सप्तमी बहुवचन. वैदिकमन्त्रेषु तेषाम् उपदेशाः लोककल्याणभावनाः लोककल्याणस्य भावनाः च उपदेशाः च सङ्कलिताः वर्तन्ते. सङ्कलिताः इत्युक्ते न जानामि भगिनि. अत्र प्रथमं पदमस्ति वैदिकमन्त्रः इति पुंलिङ्गपदमस्ति, तस्य सप्तमीरूपं वैदिकमन्त्रेषु इति लिखितमस्ति. तत्र समस्तपदमस्ति इति कृत्वा वैदिकाः च ते मन्त्राः इति तत्र कर्मधारयसमासः भवितुमर्हति. तेषाम् इति लिखितमस्ति, केषां? ऋषीणां. ऋषीणाम्, उत्तमम्. अत्र वैदिक इति पदमस्ति. वैदिक इति पदं कीदृशं पदम् इति चिन्तयामश्चेत् तत्र एकः प्रत्ययः अस्ति, ठक् इति प्रत्ययः अस्ति, तद्धितप्रत्ययान्तपदमस्ति वैदिक. वेद इति शब्दात् वैदिक इति पदम् आगतम्. इत्युक्ते तद्धितप्रत्ययान्तपदानि प्रातिपदिकात् निर्मितानि. अत्र प्रातिपदिकं वेद, वेद इति पदात् वैदिक प्रत्ययस्य नाम अस्ति ठक् प्रत्ययं. किञ्चित् ठक् प्रत्ययस्य प्रसङ्गे अन्यानि उदाहरणानि एकवारं परिशीलयामः. अधुना मम पार्श्वे कानिचन पदानि सन्ति. तत्र धर्म इति प्रातिपदिकस्य अनन्तरं ठक् योजनेन धार्मिक इति, धार्मिकः इति पुंलिङ्गपदं सिध्यति, धार्मिकी इति स्त्रीलिङ्गपदं सिध्यति, धार्मिकम् इति नपुंसकलिङ्गपदं सिध्यति. इत्युक्ते एतावता ठक् प्रत्ययस्य योजनेन त्रिषु लिङ्गेषु रूपाणि भवन्ति इति विषयः. यदि प्रातिपदिकम् इतिहास अस्ति चेत् ठक् प्रत्ययस्य योजनेन ऐतिहासिक इति प्रातिपदिकं सिध्यति, किन्तु त्रिषु लिङ्गेषु रूपाणि, ऐतिहासिकः, ऐतिहासिकी, ऐतिहासिकम् इति भवति. तथा एव अरविन्द महोदय ऊहां करोतु, पुराण इति पदमस्ति, ठक् योजनेन कीदृशं पदं सिध्यति, किञ्चित् ऊहां करोतु. पौराणिक. उत्तमं. स्त्रीलिङ्गे, पुंलिङ्गे, नपुंसकलिङ्गे? पौराणिकः, पौराणिका, पौराणिकम्. उत्तमं. पौराणिकी भवति. पौराणिकी. ओके. पौराणिकी भवति. शरीर, शरीर इति पदमस्ति ठक् योजनेन. शारीरिकम्. उत्तमं. शारीरकः इति पदं. शारीरकः, शारीरिकी, शारीरिकम्. उत्तमम्. अर्ध, अर्ध इति पदात् ठक् योजनेन आर्थिक इति प्रातिपदिकं सिध्यति. तथा एव भगिनि, वृत्तिवर्णः भवति किल, आदिवृद्धिः भवति. अत्र दर्शन इति पदमस्ति चेत्, अस्माकं वर्गे दर्शन भगिनी आसीत्, दर्शन इति पदमस्ति चेत् तत्र ठक् प्रत्ययान्तरूपं दार्शनिक इति भवति. परलोक इति पदमस्ति चेत् ठक् प्रत्ययस्य योजनेन, महोदय एकवारम् ऊहां करोतु, परलोकयोगः ठक्. परलोक. कोऽपि वदतु. पारलौकिक. उत्तमं. पारलौकिक. पारमार्थिक. उत्तमं. पारमार्थिक. तथा एव मास इति पूर्वपदमस्ति चेत् ठक् योजनेन मासिक इति भवति. संस्कृति इति पूर्वपदमस्ति चेत् सांस्कृतिक इति भवति. वर्ष इति पूर्वपदम् अस्ति चेत् ठक् योजनेन वार्षिक, सप्ताहः सप्ताह इति प्रातिपदिकम् अस्ति चेत् साप्ताहिक इति रूपं भवति. लक्षण इति पूर्वपदम् अस्ति चेत् ठक् योजनेन एकवारम् ऊहां करोतु महोदय. लक्षण लक्षणग्रन्थः अथवा लक्षणं, तत्र लक्षण इत्यस्मात् ठक् योजनेन लाक्षणिक इत्युक्ते आदिमवर्णस्य वृद्धिः भवति. अस्ति अस्ति इति अस्ति चेत् तत्र आस्तिक. पशु इति पदमस्ति चेत् पाशविक. इतिहास अस्ति चेत् ऐतिहासिक. इह इति पूर्वपदमस्ति चेत् ऐहिक. ऐहिक उत्तमम् उत्तमं. निकटं वदतु भगिनि, अत्र परासम् इति गुणसूत्रस्य पूर्वपदं गणं गणं गणस्य वृद्धिः भवति वा पूर्वपदस्य पूर्ववर्णस्य भवति वा परा? अत्र किं वक्तव्यम् इत्युक्ते आदि अत्र इह इह इति पदे आदिमवर्णः इकारः अस्ति. इकारस्य वृद्धिसंज्ञकवर्णः ऐकारः इति कृत्वा इह इति पदम् अस्ति चेत् तत्र आदिमवर्णस्य वृद्धिः भूत्वा ऐहिक इति रूपं सिद्ध्यति. पारमार्थिक अत्र तत्रापि वृद्धिः इकारः अस्ति चेत् वृद्धिसंज्ञकवर्णः ऐ भवति. उकारः अस्ति चेत् औ भवति. निकट इति पूर्वपदम् अस्ति चेत् नैकटिक इति भवति. भूत इति पूर्वपदम् अस्ति चेत् भौतिक. भौतिक इति पदं ठक् प्रत्ययान्तपदम् अस्ति. नगर अस्ति चेत् नागरिक इत्यादीनि पदानि. शिक्षणशैक्षणिक शैक्षणिक. शब्द इति पदमस्ति चेत् शाब्दिक. नास्ति इति पदात् अन्ते ठक् योजनेन नास्तिक नास्तिक. तथा एव दिन इति पदमस्ति चेत् दैनिक. पुराण अस्ति चेत् पौराणिक. इत्युक्ते प्रथमं पदं प्रातिपदिकं भवेत्, प्रातिपदिकात् ठक् प्रत्ययस्य योजनेन एतानि पदानि सिद्ध्यन्ति. अत्र पदमस्ति वेद. वेद इति पदात् ठक् योजनेन वैदिक इति पदमस्ति. विवाह इति पदमस्ति चेत् वैवाहिक इति भवति. इतोपि देह अस्ति चेत् दैहिक. प्रस्ताव इति अस्ति चेत् प्रास्ताविक. प्रास्ताविक प्रास्ताविक उत्तमम्. अपि च लोक अस्ति चेत् लौकिक इत्यादीनि पदानि सिद्ध्यन्ति. अत्र ठक् प्रत्ययस्य योजनेन एतत् सर्वं भवति. प्रातिपदिकात् एतानि पदानि निर्मितानि. अग्रे उपदेशः. शुभदा भगिनी वदतु, उपदेशः इति कीदृशः? औपदेशिक. औपदेशिक औपदेशिक इत्युक्ते तदर्थमेव वयं किं वदामः, औपदेशिक धातवः इत्युक्ते उपदेशावस्थायां ये ये धातवः सन्ति ते सर्वे औपदेशिकधातवः. अत्र उपदेशः केन कृतः इत्युक्ते पाणिनिना ते धातवः उपदिष्टाः. तदर्थमेव धातवः मूलस्थित्याम् औपदेशिकधातवः इति वदामः. इत्युक्ते उपदेशपदात् ठक् योजनेन औपदेशिक इति पदं सिद्धं भवति. भगिनी भगिनी श्रूयते वा भगिनी? वदतु भगिनी, कस्मिन् अर्थे एतानि एषः प्रत्ययः विधीयते? अर्थः प्रत्येकस्य प्रत्ययस्य अर्थः भवति किल, तत्र किमर्थम् एतादृशी योजनं भवति, तत्र ठक् प्रत्ययस्य अर्थः किं भगिनी तत्र? अहं सम्यक्तया न जानामि. तस्मिन् विहिता इति भाति वेदे विहिता इति वैदिका. इत्युक्ते अत्र भगिन्या किं पृष्टम् इत्युक्ते तत्र प्रत्येकस्य प्रत्ययस्य अर्थः अस्ति. इत्युक्ते कस्मिन् अर्थे तस्य प्रयोगः ठक् प्रत्ययस्य योजनं भवति तस्मिन् विहित इत्यर्थे न. इतोपि इतोपि किञ्चित् वक्तव्यम् आस्तिका अस्ति तस्मिन् विहिता ये चिन्तयति आस्ति ते आस्तिका भवन्ति आस्तिकाः भवन्ति आस्तिकाः भवन्ति उत्तमं तदेव तस्मिन् विहिता इति अहं चिन्तयामि दृष्ट्वा वदामि अत्र प्रत्ययोजने च तत्र भूतकालरूपं भवति तत् तत्तु वयं जानीमः तदर्थं प्रत्येकस्य प्रत्ययः किमर्थं योजनं भवति यदि वयं जानीमः तत्र मनसि तिष्ठति भगिनि न चेत् अपगच्छति. आम् आं भगिनि इत्युक्ते यदा उदाहरणार्थं क्तान्तरूपम् अस्ति चेत् भूतकालार्थे भवति कर्त्रार्थे भवति इति तावत्तु अस्ति चेत् भूतकालार्थे भवति तादृशरीत्या प्रत्ययस्य अर्थः कः इत्युक्ते कस्मिन् अर्थे तस्य प्रयोगः भवति इति अपि ज्ञातव्यमेव. उत्तमम्. अत्र एकं पदमस्ति सङ्कलिताः वर्तन्ते इत्युक्ते उपदेशाः लोककल्याणभावनाः सङ्कलिताः वर्तन्ते. अत्र सङ्कलिताः इति पदं क्तान्तरूपम् अस्ति सम् उपसर्गपूर्वकः धातुः अहं न दृष्टवती किन्तु क्ताप्रत्ययस्य योजनेन सङ्कलित इति प्रातिपदिकमस्ति. सङ्कलित इत्युक्ते किं वदामः accumulated blended together इत्युक्ते वैदिकमन्त्रेषु साधारणतया किं भवति वैदिकमन्त्रेषु ऋषीणाम् उपदेशाः सङ्कलिताः इत्युक्ते तत्र एकीकृत भगिनी उत्तमम् एकीकृतानि अथवा उपदेशाः एकीकृताः. साधारणं पदमेव अस्माकं कृते ल्युडन्तं पदमस्ति वयं सर्वे जानीमः एव सङ्कलनं सङ्कलनं व्यवकलनं सङ्कलनम् इत्युक्ते एडिशन् योजनं योजनं इति वक्तुमिच्छामश्चेत् सङ्कलनम् इति वदामः. तत्र धातुः अयं धातुः एव सम उपसर्गपूर्वकः अत्र सङ्कलनम् इत्युक्ते एकत्रीकरणं तत्र एकत्र स्थापितं के के स्थापिताः वैदिकमन्त्रेषु इत्युक्ते उपदेशाः अपि च लोककल्याणभावनाः मन्त्रेषु उल्लिखिताः. अग्रिमं वाक्यं पठतु भगिनि भवती एव पठतु. मैसेल्फ् भगिनि भवती एव ओके. ते च ऋषयः मन्त्रान् प्रणीतवन्तः इति न मन्यन्ताम्. ते च ऋषयः मन्त्रान् प्रणीतवन्तः इति न मन्यन्ताम्. वस्तुतः ते मन्त्रान् दृष्टवन्तः. अत्र भवत्याः अवगमनं किं ते च ऋषयः इति लिखितमस्ति ते इत्युक्ते ऋषयः एव किन्तु किमर्थं द्विवारं लिखितमस्ति अधोरेखित कृत्वा. अत्र पश्यतु वाक्यम् एकवारं पुनः परिशीलयामश्चेत् ते च ऋषयः मन्त्रान् प्रणीतवन्तः इति न मन्यन्ताम् इति लिखितमस्ति ते इत्युक्ते ऋषयः एव किमर्थं द्विवारं ते च ऋषयः इति लिखितमस्ति पर्टिक्युलर् ऋषि what we are talking about rishis so such rishis it's like visheshanam visheshanam tadeva tej rusheha mantran pranitavantah pranitavantah iti kidrusham padam shubhada bhagini vadatu pranitavantah iti krudanta padam bhutakal दर्शयति ऋषयः प्रणीतवन्तः अतः प्रथमपुरुष बहुवचन भवति भवान् शब्दवत् भवतः भवन्तौ भवान् भवन्तौ भवन्तः तादृशं ऋषयः प्रणीतवन्तः अस्य पदस्य वचनं किं, लिङ्गं किम्, एकवारं वदतु. पुल्लिङ्गं प्रथमपुरुष प्रथमपुरुष बहुवचनं. अत्र अत्र स्थितस्य प्रत्ययस्य नाम कः? प्र उपसर्गपूर्वक नीतवन्तः. नम धातु. नम धातु नास्ति नी धातु. क्तवतु इति प्रत्ययः अस्ति, तदेव श्रोतुमिच्छामि. अत्र क्तवतु प्रत्ययः अस्ति. क्तवतु प्रत्ययः भूतकालार्थे एव तस्य प्रयोगः भवति. अत्र नी धातुः रूपं वयं जानीमः, नयति. किन्तु नी धातुः उपदेशावस्थायां मूर्धन्यणकारादिधातुः, इत्युक्ते नी इति लिखितमस्ति. णोपदेशधातुः इति वदामः, इत्युक्ते उपदेशावस्थायां तस्य आदिमवर्णः मूर्धन्यणकारः, किन्तु णोनः इति सूत्रेण दन्त्यनकारः आयाति. तदनन्तरं क्तवत् प्रत्ययस्य योजनेन प्रणीतवत् इति प्रातिपदिकम्. अत्र प्रातिपदिकं प्रणीतवत्, तकारान्तप्रातिपदिकं भवत् शब्दवत् प्रातिपदिकं सिद्ध्यति. अपि च क्तवत्वन्तरूपाणि त्रिषु लिङ्गेषु रूपाणि भवन्ति, किन्तु इदमेव पदं स्त्रीलिङ्गे अस्ति चेत् रूपाणि कथं भवन्ति? नदीवत् भवति भगिनी. नदी नद्यौ नद्यः तादृशं. प्रणीतवती प्रणीतवत्यौ प्रणीतवत्यः इति भवति. उत्तमम्. अपि च अस्मिन् परिच्छेदे नूतनं पदम् इत्युक्ते स्थूलाक्षरैः लिखितं पदमस्ति, तस्मिन् प्रसङ्गे वदतु. मन्यन्ताम् इति मन् धातोः आत्मनेपदी प्रथमपुरुष लट्लकारे प्रथमपुरुष बहुवचनम् अस्ति. मन्यन्ताम् मन् धातोः लकारः कः? लोट्लकार. लोट्लकारः. एकवारं स्मारयति वा रूपाणि? आं भगिनि. मन् धातोः लोट्लकार भवति मनतां मनेतां मनन् सोरि मन्यतां मन्येतां मन्यन्तां मन्यस्व मन्येथां मन्यध्वं मन्यै मन्यावहै मन्यामहि महै. उत्तमम्. उत्तमं भगिनि, धन्यवादः. अत्र मन् धातुः वयं सर्वे जानीमः एव. मन् धातुः दिवादिगणीयधातुः, आत्मनेपदी अस्ति इति कृत्वा तत्र मन्यते इति रूपम् अस्ति. अत्र दिवादिगणे अस्ति इति कृत्वा श्यन् इति विकरणप्रत्ययः अस्ति इति कृत्वा यकारः दिवादिगणीयधातुषु यकारः मध्ये श्रूयते इति विषयः अत्र. उत्तमम्. अनन्तरम् अग्रिमं वाक्यम् अत्र सुजातभगिनी भवती पठतु अग्रिमं वाक्यम्. आं भगिनि. वस्तुतः ते मन्त्रान् दृष्टवन्तः. वस्तुतः वस्तु इति पदं श्रुतवती वा भवती? वस्तु इति कीदृशं पदम्? वस्तु नामपदं. वस्तुशब्दस्य रूपाणि एकवारं स्मारयतु प्रथमाविभक्त्यां द्वितीयाविभक्तौ. वस्तूनि. अत्र ललिता भगिनी भवती वदतु वस्तुशब्दस्य रूपाणि वस्तूनि. द्वितीयापि वस्तूनि. उत्तमं. वस्तूनि इति भवति. अत्र वस्तु इति पदं नपुंसकलिङ्गपदम्. अपि च वस्तु इत्युक्ते द्रव्यम् इति अकारान्त नपुंसकलिङ्गपदं किन्तु वस्तु उकारान्तपदम् अपि च वस्तु इत्युक्ते पदार्थः पदार्थः इति पदम् अकारान्तपदं वस्तुतः इति कथनेन तत्र तसिल् इति एकः प्रत्ययः अस्ति किन्तु अहम् इतोपि किञ्चित् वदामि वस्तुशब्दात् एव वास्तविक वास्तविक इति पदं सिद्ध्यति तथा एव वस्तुशब्दात् एव वास्तु साधारणतया वयं शृणुमः वास्तुशास्त्रं तत्पदं वस्तुशब्दात् एव आगतं वस्तुशब्दात् अण् प्रत्ययस्य योजनेन वास्तु इति पदं सिद्ध्यति अत्र पुनः एकवारं वाक्यं परिशील्य वदतु भगिनि वस्तुतः ते मन्त्रान् दृष्टवन्तः दृष्टवन्तः वदतु दृष्टवन्तः त्वान्तपदमस्ति दृश् धातु एकवारं पुंलिङ्गे रूपाणि वदतु दृष्टवत् दृष्टवन्तौ दृष्टवन्तः दृष्टवत् इति प्रातिपदिकमस्ति किन्तु प्रथमाविभक्ति एकवचनं दृष्टवान् दृष्टवान् वदतु दृष्टवन्तौ दृष्टवन्तः स्त्रीलिङ्गे किं भवति दृष्टवती दृष्टवत्यौ दृष्टवत्यः दृष्टवत्यः इत्युक्ते अत्र एतावत् वाक्यं किं लिखितमस्ति ते ऋषयः मन्त्रान् दृष्टवन्तः अत्र अस्मिन् वाक्ये कर्मपदं किम् मन्त्रान् अग्रिमं वाक्यं पठतु अत एव ऋषयो मन्त्रद्रष्टारः इति काचित् सूक्तिः प्रसिद्ध्यति अत एव इति लिखितमस्ति अत्र सन्धिकार्यमस्ति अत्र गीताञ्जलिभगिनी एकवारं स्मारयतु अत एव अस्मिन् प्रसङ्गे अत एव अत्र तु स्वर अस्ति विसर्ग परं तदनन्तरं अत एव लोप जाता एकनिमिष भगिनि सूत्रं पञ्चम अतः परस्य विसर्जनीयस्य आचि लोपः तत्र परवर्णः दीर्घ आकारः अथवा इच् वर्णप्रत्याहारेषु अस्ति चेत् विसर्गस्य लोपः भवति यथा भवती उक्तवती विसर्गस्य पूर्वं ह्रस्वाकारः अपि च परम् आत् अथवा इच् अस्ति चेत् अत्र साधारणतया अच् प्रत्याहारः इति वयं जानीमः किन्तु आच् इति कथनेन किम् अवगम्यते आच् इति पाणिनिमहर्षिणा कृतं पदम् आच् इत्युक्ते आत् अपि च इच् वर्णाः दीर्घ आकारः अपि च इच् प्रत्याहारेषु ह्रस्वाकार विहाय सर्वे स्वराः उत्तमम् इत्युक्ते ह्रस्व अकारं त्यक्त्वा ह्रस्व अकारं विहाय अन्ये सर्वे स्वराः आच् प्रत्याहारे सन्ति आच् प्रत्याहारः भिन्नः आच् प्रत्याहारः भिन्नः आच् प्रत्याहारे ह्रस्व अकारं विहाय अन्ये सर्वे स्वराः तत्र सन्ति अत्र अस्मिन् प्रसङ्गे अतः एव इति पदमस्ति तत्र विसर्गसन्धिः पञ्चमं भाट्टसूत्रं कार्यं कृत्वा अत्र अत एव इति रूपं सिद्ध्यति ऋषयो मन्त्रद्रष्टारः इति काचित् सूक्तिः अस्ति भगिनी वदतु काचित् सूक्तिः इति कथनेन सूक्तिः इति पदं पदस्य लिङ्गं किम् प्रथमपुरुषेकवचनं अत्र लिङ्गं किम् सूक्ति स्त्रीलिङ्गमस्ति स्त्रीलिङ्गमस्ति. किन्तु सूक्तम् अस्ति चेत् तत्र काचित् इति स्थाने किं पदं भवति? किञ्चित् किञ्चित् भवति. अत्र सूक्तिः इति पदस्य प्रसङ्गे वदतु, जानाति चेत्. उपसर्ग अस्ति, उक्ति, अत्र सूक्तिः इति पदस्य प्रसङ्गे भवन्तः जानन्ति एव, केवलं पुनस्मरणार्थं वदामि. सु इति उपसर्गस्य अर्थः तु सुष्ठु इति अर्थः अस्ति. अत्र अस्मिन् पदे वच् धातोः रूपं वच् धातुतः क्तिन् प्रत्ययस्य योजनेन उक्तिः इति उक्तिः. क्तिन् प्रत्ययः कीदृशप्रत्ययः? क्तिन् प्रत्ययः कित् अस्ति इति कारणतः तत्र सम्प्रसारणकार्यं भवति. इत्युक्ते सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारः आयाति इति कृत्वा वच् धातोः रूपं क्तिनन्तरूपम् उक्ति इति भवति. सु उपसर्गपूर्वकः वच् धातुतः क्तिन् प्रत्ययस्य योजनेन सूक्तिः इति पदं सिद्ध्यति. किन्तु सूक्तम् इति पदमपि अस्माभिः श्रुतमेव, ज्ञातमेव. सूक्तम् इत्युक्ते सुष्ठु उक्तं सूक्तं, सुष्ठु कथनम्. अपि च अत्र प्रसिद्ध्यति इति एकं क्रियापदमस्ति, तिङन्तपदमस्ति. प्रसिद्ध्यति इति पदस्य प्रसङ्गे वदतु. उपसर्ग सिद्ध्यति, सिद्ध धातु, निच् प्रत्ययः. निच् नास्ति भगिनि, अत्र निच् नास्ति. अत्र यथा भवत्या उक्तमस्ति सिद्ध धातोः रूपमेव, किन्तु सिद्ध धातुः भिन्नगणेषु अस्ति. यदि सिद्ध धातुः भुवादिगणे अस्ति चेत् तत्र सिद्धधातोः रूपं सेधति भवति. इत्युक्ते भुवादिगणे साधारणतया धातु सिद्ध अस्ति चेत् तत्र सेध् भवति. तत्र रूपं सिद्धधातुः भुवादिगणे अस्ति चेत् सेधति रूपमस्ति, किन्तु सिद्धधातुः दिवादिगणे अस्ति चेत् गुणकार्यं न भवति, किन्तु यकारः श्रूयते सिद्ध्यति. दिवादिगणीय धातुः स्यन् इति विकरणप्रत्ययः दिवादिगणे अस्ति इति कृत्वा अयं धातुः दिवादिगणीयधातुः अत्र अस्ति, एतावता पदं प्रसिद्ध्यति. किन्तु सिद्धधातोः रूपमेव वयं जानीमः, प्रसिद्धिः. प्रसिद्धिः इति क्तिन् प्रत्ययान्तरूपं, प्रसिद्धः इति क्तान्तरूपं, सिद्धधातोः रूपम् एतत्. अपि च अग्रिमे परिच्छेदे अग्रिमपरिच्छेदमपि भवती एव पठतु. वेदेषु उपनिषत्सु पुराणेषु च ऋषयः सर्वं मानवजातिम् उपदिशन्ति. वेदेषु सप्तमी बहुवचनमस्ति. लिङ्गं किं? वेदेषु पुंलिङ्गं. पुंलिङ्गं वेदः. अत्र विद् धातोः रूपमेव वेदः. विद् धातुतः घञ् प्रत्ययस्य योजनेन वेदः इति पदं सिद्ध्यति. वेदेषु सप्तमी रूपम्. अग्रिमं पदम् उपनिषत्सु उपसर्ग अस्ति. नी अपि उपसर्गः अस्ति. उप उपसर्गपूर्वकः, नी उपसर्गपूर्वकः, सद् धातुः. अन्ते क्विप् इति एकः प्रत्ययः अस्ति, तेन उपनिषद् इति दकारान्तपदं सिद्ध्यति. उपनिषद् इति पदं दकारान्तपदं, किन्तु लिङ्गं किम्? लिङ्गं लिङ्गमेव. अत्र उपनिषद् इति पदं स्त्रीलिङ्गपदम्. अत्र उपनिषद् इति दकारान्तपदमस्ति, किन्तु प्रथमाविभक्तिरूपं तत्र भवती जानाति चेत् दकारान्तपदं स्त्रीलिङ्गपदमस्ति इति कृत्वा प्रथमाविभक्तौ रूपाणि वदतु. न न, अत्र भवत्या प्रश्नः न अवगतः. अत्र मम प्रश्नः तु उपनिषद् इति दकारान्तपदमस्ति, तस्य रूपाणि वदतु एकवारम्. उपनिषत् अत्र भवती चिन्तयतु. अत्र वंशसुधा भगिनी भवती वक्तुमिच्छति वा उपनिषद् तस्य रूपाणि? अहं चिन्तयामि भवत् उपनिषत् सुहृद् इति पुंलिङ्गपदम् अस्ति, किन्तु आपद् आपद् इति दकारान्तपदं स्त्रीलिङ्गपदम् अस्ति. आपद् आपद् आपदौ आपदः. उपनिषदा अस्ति वा भगिनि? उपनिषदा उपनिषदे उपनिषदाः. अत्र उपनिषद् इति दकारान्तस्त्रीलिङ्गपदमस्ति, किन्तु प्रथमाविभक्ति द्वितीयाविभक्तिरूपाणि एकवारं परिशीलयामश्चेत्. वंशसुधा भगिनी प्रयत्नं करोतु. प्रयत्नं करोमि भगिनि. उपनिषदा भवति वा उपनिषदः भवति वा? न जानामि. अत्र प्रथमाविभक्त्याम् उपनिषद् अस्तु. उपनिषद् इति एकवचनं रूपं. तत्र एकं वदामि, अत्र एकं वदामि. अत्र उपनिषद् इति दकारान्तपदं स्त्रीलिङ्गपदम्. अन्यत् पदं किम् अस्ति इति पश्यामश्चेत् आपद्. आपद् इति दकारान्तस्त्रीलिङ्गपदमस्ति, हलन्तपदम् अस्ति. आपद् आपदौ आपदः, आपदम् आपदौ आपदः, एतादृशरीत्या रूपाणि भवन्ति. अधुना वदतु. उपनिषद् उपनिषदौ उपनिषदः उपनिषदः भवति वा? उपनिषदः प्रथमाविभक्ति बहुवचनम्. आं भगिनि, द्वितीयाविभक्ति एकवचनम्. उपनिषदम् उपनिषदौ उपनिषदः एव भवति अहं चिन्तयामि भगिनि. उत्तमम् उत्तमं, तथा एव रूपाणि भवन्ति. किन्तु अत्र एकः विषयः स्मर्तव्यः. प्रथमाविभक्ति एकवचनं, एकवचने रूपद्वयं सिद्ध्यति. उपनिषद् उपनिषत् तकारसहितं रूपमपि सिद्ध्यति तत्र. कारणं किम्? जलां जशोन्त इत्यनेन. क्षमतां भवती वदतु. वदतु भगिनि शोभा. जलां जशोन्त इत्यनेन तकारस्य दकारः भवति, पदान्तस्य तकारः इति कृत्वा तत्र जस्त्वं भवति. खरिच पुनः एकवारम् अत्र स्पष्टतया ज्ञातव्यम्. प्रथमाविभक्ति एकवचनरूपम् उपनिषद् उपनिषत् इति रूपद्वयमस्ति. तत्र सूत्रं किं? केन कारणेन रूपद्वयं सिद्ध्यति इति प्रश्नः. जलं जस्वन्ते कारणेन अवसाने भगिनि, अवसानायां विरामो अवसानः इति सूत्रेण अवसानवस्थायां वा अवसाने सूत्रं कार्यं करोति. उत्तमं. भगिनी किम् उक्तवती? विरामोऽवसानम् इति एकं सूत्रमस्ति. इत्युक्ते अवसानावस्था इत्युक्ते किम् इति तत् सूत्रं वदति. अत्र एतत् पदम् अवसानावस्थायां विरामावसानम् इति सूत्रेण अन्तिमं पदमस्ति इति कृत्वा वावसाने इति सूत्रेण तत्र चर्त्वं भवति. चर्त्वं केन सूत्रेण भवति? उत्तमं. खरीच खरीच इति सूत्रेण, खरिचसूत्रेण चर्त्वं भवति. तत्र वावसाने इति सूत्रे किमपि न उक्तमस्ति. वा इत्युक्ते विकल्पेन, अवसाने इत्युक्ते अवसानावस्थायाम्. अवसानावस्थायां विकल्पेन किं भवति, किं भवति इति वयं प्रश्नं पृच्छामश्चेत् तत्र उत्तरं कथं प्राप्यते इत्युक्ते तत्र झलाम् इति पदम् अपि च चर् इति पदम् अनुवृत्तिरूपेण वावसाने इति सूत्रे अनुवृत्तिरूपेण आयाति. इत्युक्ते एतावता अवसानावस्थायां चर्त्वं भूत्वा उपनिषत् इति एकं रूपं सिद्ध्यति. एतावता चर्त्वं भवति इत्युक्ते विकल्पेन रूपद्वयं सिद्ध्यति. उपनिषद् इति पदं दकारान्तपदम् अथवा हलन्तपदं. हलन्तरूपाणि किञ्चित् सुलभानि इत्युक्ते तत्र किमपि काठिन्यं नास्ति, बहुत्र सौलभ्यं दृश्यते. इत्युक्ते तत्र उपनिषद् उपनिषत् उपनिषदौ उपनिषदः इत्यादीनि रूपाणि सिद्ध्यन्ति इति उपनिषत् पदस्य प्रसङ्गे. किन्तु स्त्रीलिङ्गपदं मा विस्मरन्तु, तत्पदं स्त्रीलिङ्गपदमस्ति. अपि च पुराण इति पदमस्ति. लिङ्गं किम् अत्र सूर्यकुमारी भगिनी वदतु. पुल्लिङ्गः पुराणम् स्त्रीलिङ्गं नपुंसकलिङ्गं पुराणम् इति नपुंसकलिङ्गं पुराणे. पुनः वदतु रूपाणि. पुराणं पुराणे पुराणानि पुराणानि पुराणानि. तत्र पुराणानि इति कथनेन तत्र णत्वं न भवति. तत्र केवलं बाधकवर्णः मूर्धन्यणकारः अस्ति इति कृत्वा तत्र णत्वं न भवति. बहुवचनरूपं पुराणानि इति भवति. पुराभवम् इति पुराणम्. अत्र पुराणम् इत्युक्ते पुराणं पञ्चलक्षणम् इति वयं जानीमः. तत्र तस्मिन् प्रसङ्गे एकः श्लोकः अस्ति, सर्गः प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चेति पुराणं पञ्चलक्षणम्. पुराणस्य प्रसङ्गे उक्तमस्ति. अपि च अत्र सर्वां मानवजातिं सर्वशब्दस्य रूपाणि वदतु भगिनि एकवारम्. सर्वं सर्वे सर्वाणि नपुंसकलिङ्गे. स्त्रीलिङ्गे वदतु. सर्वा सर्वे सर्वाः. पुंलिङ्गे. सर्वः सर्वौ सर्वाः. सर्वे क्षम्यतां सर्वे सर्वे बहुवचनं सर्वे. उत्तमम्. अत्र सर्वा मानवजातिः इति लिखितमस्ति. अनयोः कीदृशसम्बन्धः अस्ति? विशेषणविशेष्यभावः. अत्र जातिः इति पदमस्ति. जातिः इति पदमपि क्तिन् प्रत्ययान्तरूपं. वयं जानीमः जनी प्रादुर्भावे जन् धातुः अस्ति. जन् धातुतः जातिः इति क्तिं प्रत्ययान्तरूपम् अस्ति. तत्र जन् धातोः लट्लकाररूपं कोऽपि वदतु. जनति जन् धातोः रूपं लट्लकाररूपं जायते. जायते इति आत्मनेपदी. जन् धातुः अपि दिवादिगणे एव अस्ति. जायते इति रूपमस्ति. तत्र जन् धातुतः वदतु. जनयति बिकम्स् निच् इस् इट्? आं भगिनि. जायते मीन्स् I am born. Janayati means my mother gave birth to me. Uttam. Like that, no? Jan, kintu atra prashna asti. Jan dhatutaha jayate iti rupam katham siddhyati chukta tatra ekam visishtam sutram asti. Jan dhatutaha jayate iti rupam katham siddhyati chukta tatra ekam visishtam sutram asti. Jnya janor ja. इति सूत्रेण ज्ञा धातोः प्रसङ्गे जन् धातोः प्रसङ्गे जा इति आदेशः भवति इति एकं सूत्रमस्ति. ज्ञा जनोर्जा इति सूत्रेण जायते इति रूपं सिद्ध्यति. जन् धातोः लट् रूपमेव जायते. किन्तु अत्र अस्माकं पदमस्ति जातिः. मानवजातिम् उद्दिश्य उपदिशन्ति. उपदिशन्ति इति वयं पठितवन्तः एव. उप उपसर्गपूर्वकः दिश् धातोः रूपमेव उपदिशति ते ऋषयः उपदेशं कृतवन्तः इति अत्र विषयः. कीदृश उपदेशं कृतवन्तः ऋषयः इति अवगन्तव्यम् अत्र. अधुना लता भगिनी भवती पठतु भो मानवाः. One minute. I have to open another tab. भोमानवाः सम्पूर्णाधरा अस्माकं कुटुम्बः इति उदात्ता भावना युष्मासु जायताम्. भो इस् जस्ट् एन् अव्यय टु अड्रेस् सम्बडि. मानवाः अकारान्त पुल्लिङ्ग बहुवचनं प्रथम बहुवचनं मानवाः. हियर् इट् इस् अड्रेस् सम्बोधन बहुवचनं. ऋषीस् आर् अड्रेसिङ्ग् मानवाः. सम्पूर्णा धरा इस् अर्थ् स्त्रीलिङ्गे अस्ति अतः सम्पूर्ण तस्य विशेषण. सम्पूर्णा धरा अस्माकं कुटुम्बः इति उदात्ता भावना. अस्माकम् इस् अगेन् अस्मत् शब्द एण्ड् षष्टि बहुवचन. अस्माकं कुटुम्बः इस् अकारान्त पुल्लिङ्ग एकवचन. अस्माकं कुटुम्बः द होल् वर्ल्ड् इस् वन् कुटुम्बः इति उदात्ता भावना. इन् भावना स्त्रीलिङ्गे अस्ति. उदात्ता तस्याः विशेषणः विशेषणपदम्. उदात्ता मीन्स् वेरि ब्राड् मैण्डेड्. ऐ डोण्ट् नो हौ टु से इन् संस्कृत. उदात्ता भावना युष्मासु. युष्मत् शब्दस्य सप्तमी विभक्ति बहुवचन. युष्मासु जायताम्. हियर् अगेन् जायताम् लोट्लकार जन् जन् धातोः लोट्लकार प्रथमपुरुष एकवचन. इस् इट् प्रथमपुरुष जायताम् जायताम् जायन्ताम्. उत्तमम्. अत्र मानवाः मानवाः इति पदम् अत्र मनोः अपत्यं पुमान् मानवाः इति अत्रापि अण् अण् इति एकः प्रत्ययः अस्ति. सम्पूर्ण इति पदमस्ति. सम्पूर्ण इति पदमपि क्तान्तपदं. सम् उपसर्गपूर्वकः तृधातोः रूपं. तृधातुः अस्ति चेत् तीर्णा भवति क्तान्तरूपं. तीर्णा भवति. अत्र सम्पूर्ण इति प्रातिपदिकमस्ति. तत् पदमपि क्तान्तरूपमेव. धरा इति पदमस्ति. धरा इत्युक्ते पृथिवी इति अस्ति. धरा इति पदं पदस्य अर्थः कः इति अहं दृष्टवती अतः वदामि. धारयति किल. सर्वं धारयति. इत्युक्ते अत्र धरति विश्वं. धरति इति विश्वं धरा अथवा धरति जीवसङ्घान् इति धरा इति भवति. धारयति आल्सो वी कैन से. धारयति इति भवति वा अत्र. धरति भवति वा. धरति अस्ति भगिनि. धरति. अपि च ध्रुधातोः रूपमेव. ध्रुधातोः रूपमेव धरा. ध्रुधातोः लट्लकाररूपं किम्? धरति धरतः धरन्ति. धरन्ति. अपि च सम्पूर्णा धरा इति अत्र स्त्रीलिङ्गपदद्वयं दत्तमस्ति. उदात्ता भावना इति लिखितमस्ति. उदात्ता भावना इति अत्र उदात्ता इति कीदृशं पदम्? उदातृ. न भगिनि, अत्र किम् अत्र कीदृश प्रकृतिप्रत्ययविभागः कः इत्युक्ते वदतु सूर्यकुमारी भगिनी वदतु. उत् उपसर्गः. आ उपसर्गः. उत् आ दाधातुः. दाधातुः कथा प्रत्ययान्तरूपं. कथा उत् योगः आयोगः दाधातुः कथान्तरूपं. उदात्ता. तत्रापि यत्र यत्र पदयोः मेलनं भवति तत्र तत्र सन्धिः नित्यः इति वयं जानीमः. उत् उद् भवति तत्र जस्त्वं भूत्वा उदात्त इति प्रातिपदिकमस्ति, किन्तु उदात्त इति पदं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि द्रष्टुं शक्नुमः. अपि च अत्र उदात्त अत्र उत् उपसर्गस्य अर्थः कः इति परिशीलनीयम्. उपरि साधारणतया उत् यत्र यत्र उत् अस्ति तत्र उत्कृष्टः इति अर्थः आयाति, उत्तमम् अथवा उत्कृष्टः इत्यादि उपरि इत्यादीनि पर्यायवाचकपदानि सन्ति तस्मिन् प्रसङ्गे. अपि च अत्र जायतां जन् धातोः रूपमेव जायतां, तस्य रूपाणि ज्ञातव्यानि. अत्र सूर्यकुमारी भगिनी एकवारं स्मारयतु लोट् रूपाणि जायतां वदतु. अनन्तरं वदतु जायै जायावहै जयामहै जायामहै तादृशानि रूपाणि सिद्ध्यन्ति. उत्तमं, जन् धातोः रूपमेव जायताम् अत्र. अधुना अरविन्द महोदय भवान् पठतु अग्रिमं वाक्यम्. सर्वे कल्याणं श्रेयः च लभन्ताम्. सर्वे बहुवचनं, कल्याणं श्रेयः श्रेयस् शब्दस्य प्रथम एकवचनं, च अव्ययं, लभन्ताम् लभत लभन्ताम् लभेताम् लभन्ताम् लब्धातु लोट् लकारः. सर्वाणि रूपाणि एकवारं स्मारयतु लब्धातोः रूपाणि. लभताम् लभेताम् लभन्ताम् लभस्व लभेथाम् लभध्वम् लभै लभामहे वहै लभामहै लभामहै. उत्तमम् उत्तमम् महोदय. अत्र कल्याणम् इति नपुंसकलिङ्गपदं, श्रेयः इति पदस्य लिङ्गं किम्? श्रेयपुरुष पुल्लिङ्गमस्ति. श्रेयः इति नपुंसकलिङ्गपदं, तस्मिन् प्रसङ्गे वदामि नपुंसकलिङ्गपदम्. अत्र श्रेयः इति सकारान्तपदम् अपि च इयसुन् प्रत्ययान्तरूपम् इति वदामः. नपुंसकलिङ्गे अस्ति, इयसुन् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु रूपाणि भवन्ति. नपुंसकलिङ्गे श्रेयः, पुंलिङ्गे श्रेयान्, स्त्रीलिङ्गे श्रेयसी. पदार्थद्वयमस्ति चेत् द्वयोः पदार्थयोः कस्य पदार्थस्य आधिक्यमस्ति, अतिशयः अस्ति इत्युक्ते कम्पेरेटिव् डिग्रि इति आङ्ग्लभाषायां वदामः. संस्कृतभाषायां इयसुन् प्रत्ययस्य अर्थः स एव. तत्र एकं विशिष्टं सूत्रमस्ति, प्रशस्यस्य श्रः इति एकं सूत्रमस्ति. तेन सूत्रेण प्रशस्यस्य स्थाने श्र इति आदेशः भवति, पदं सकारान्तपदं भवति. श्रेयस् श्रेयः, श्रेयसी श्रेयांसि, श्रेयांसि बहुविघ्नानि इति एकं वाक्यमस्ति. श्रेयः इति नपुंसकलिङ्गपदमस्ति इति कृत्वा प्रथमाविभक्तौ द्वितीयाविभक्तौ रूपाणि समानानि, किन्तु पुंलिङ्गे रूपं श्रेयान् भवति. अपि च श्रेयसी इति स्त्रीलिङ्गे भवति, तत्र रूपाणि नदीशब्दवत् रूपाणि भवन्ति. श्रेयः इत्यस्मिन् पदे इयसुन् इति एकः प्रत्ययः अस्ति. भगिनि, इयसुन् इति प्रत्ययस्य अनुबन्धलोपानन्तरं सकार तिष्ठति एव, तिष्ठति भगिनि, इयस् तिष्ठति. अन्तिम नकारः उकारः अपगच्छतः, केवलम् इयस् एव तत्र तिष्ठति. किन्तु अत्र श्र इति आदेशः भवति, प्रशस्य इति स्थाने श्र इति आदेशः भवति, प्रशस्यस्य श्रः इति सूत्रेण. साधारणतया गरीयः इति वयं जानीमः, तत्रापि यसुन् प्रत्ययः अस्ति. गरीयः इति नपुंसकलिङ्गपदं, गरीयान् इति पुंलिङ्गपदं, गरीयसी इति स्त्रीलिङ्गपदं. गरीयसी इति वयं साधारणतया तत्रापि तत्र किं वदामः, श्रेष्ठः इष्टन् प्रत्ययस्य योजनेन, अत्रापि इष्टन् प्रत्ययस्य योजनेन श्रेष्ठः इत्युक्ते प्रशस्यस्य स्थाने एव श्रा आदेशः भवति. तदनन्तरम् इष्टन् प्रत्यये तत्रापि नकारस्य लोपः भूत्वा इष्ट इति रूपं तत्र अवशिष्यते. तदनन्तरं गुणसन्धिः भूत्वा श्रायोगः इष्ट श्रेष्ठ सूपर्लेटिव् डिग्रि. ओके ओके. वरीयान् वरिष्ठः, वरीयान् वरिष्ठः, वरीयान् इति पदम् इयसुन् प्रत्ययान्तपदं, किन्तु वरिष्ठः इति इष्टन् प्रत्ययान्तरूपं, तथा एव गरिष्ठः कनिष्ठः श्रेष्ठः इत्यादीनि पदानि इष्टन् प्रत्ययान्तरूपाणि. किन्तु अत्र श्रेयः इत्यस्मिन् पदे इयसुन् प्रत्ययः अस्ति. अपि च अत्र अग्रिमं वाक्यं पठतु महोदय. भवत्सु दैवगुणाः वर्धन्ता. भवत्सु भवत्शब्दस्य सप्तमी बहुवचनं, दैवगुणाः दैवीकगुणा इति अहं चिन्तयामि, तत्तव्य बहुवचनमस्ति. वर्धन्ताम् इति वृद्धधातोः, वर्धतां वर्धेतां वर्धन्तां वर्धस्व वर्धेतां वर्धध्वं वर्धै वर्धावहै वर्धामहै. उत्तमम्. अत्र दैवगुणाः इत्यस्मिन् पदे कर्मधारयसमासः अस्ति, विशेषणपूर्वपदकर्मधारयसमासः. अत्र देव इति शब्दात्, देवः इति अकारान्त पुंलिङ्गपदं, किन्तु देवशब्दात् दैवम् इति पदं सिद्ध्यति. देवः भिन्नं पदम्, अकारान्तपदं, किन्तु दैवम् इति भिन्नं पदम्. दैवम् इति अकारान्त नपुंसकलिङ्गपदं भवति, किन्तु देवशब्दात् आगतम् इदं दैवम्. अग्रिमं वाक्यं. सद्भावनाः समेधन्ताम्. सद्भावना बहुवचनं, सम्यक् भावना सद्भावना, समेधतां सम् उपसर्ग एद् धातु, एद् धातोः इति साधु एव महोदय. अत्र एधते, एधते इति वयं जानीमः सस्यम् एधते. अत्र एद् धातोः प्रसङ्गे किम् अवगन्तव्यम् इत्युक्ते, किं स्मर्तव्यम् इत्युक्ते, एद् धातुः अकर्मकधातुः, वृद्धधातुः अपि अकर्मकधातुः इति कृत्वा अत्र यत्र यत्र एद् धातुः अस्ति तत्र कर्मपदं न सम्भवति. अत्र अस्मिन् वाक्ये कर्मपदं नास्ति, किमर्थं चेत् अत्र धातुः अकर्मकधातुः. सस्यम् एधते, सस्यं वर्धते. अत्र एद् धातोः लट् रूपम् एधते, किन्तु लोट् रूपम् एधताम् एधेताम् एधन्ताम्, किन्तु सम् उपसर्गपूर्वकः एद् धातुः अत्र अस्ति. सद्भावना वदतु. तत्र मगे संशयः अस्ति, कोशम् दृष्टवान्, मिध्रं धातु अस्ति, तस्य आत्मनेपदे लोट् लकारे वि मेधधां मेधन्धां इति दृश्यते, सा उपसर्ग मेधधाम् इति किं क्रमागे. तादृशं चिन्तनं नास्ति महोदय. अत्र सम उपसर्गपूर्वकः, अत्र तु सम उपसर्गपूर्वकः एद् धातोः रूपमेव. अत्र समेधते, समेधते इति रूपम् अस्ति, किन्तु लोट् रूपं समेधतां, समेधेतां, समेधन्ताम् इति. किन्तु अत्र तु सम् उपसर्गः अस्ति. सद्भावनाः इत्यस्मिन् जस्त्वसन्धिः अस्ति. सत् सत् इति दकारः तत्र श्रूयते. उत्तमं महोदय. झलां जशोन्ते इति सूत्रेण. शोभा भगिनी अग्रिमं वाक्यं भवती पठतु. आम्, दुर्भावना, सोरि सोरि टु इण्टरप्ट्, अत्र समेधतां मीन्स् वि मस्ट् कल्टिवेट् गुड् भावना. आं भगिनि, अत्र सद्भावनाः समेधन्ताम् इत्युक्ते तदेव. धन्यवादः भगिनी, वदतु. अस्तु, दुर्भावनाः क्षीयन्ताम्. तत्र दुर् उपसर्गपूर्वकः भावनाः इत्युक्ते दुष्टभावनाः इति अहं मन्ये. क्षीयन्ताम् तत्र अहं दृष्टवती भगिनी, क्षी इति धातुः, किन्तु क्षीयन्ताम् इति प्राप्तुं न शक्नोति. क्षये इति अहं जानामि, दुर्भावनाः क्षीणाः भवन्तु इति. उत्तमरीत्या उक्तवती. अत्र क्षीण इति पदं कीदृशं पदम्? क्षीण क्षीधातुतः क्तान्तरूपम्. क्तान्तरूपमेव. ओ अस्तु, क्तान्तरूपं, क्तान्तरूपं क्षीधातोः रूपं क्षीण इति भवति. तत्र सन्धिकार्याणि भवन्ति. तत्र यथा तृ धातोः रूपं तीर्ण, पृ तत्र पूर्ण इव क्षीण इति रूपम् अस्ति. वदतु भवत्याः चिन्तनं किम् अत्र? तदेव वाक्ये क्षीयन्ताम् इति क्षीयन्ताम् दुर्भावनाः क्षीणाः कुर्वन्तु इति, क्रियताम्, क्रियताम्, क्रियन्ताम्. क्षीयन्ताम् इति पदस्य प्रसङ्गे कीदृशं भिन्नचिन्तनम् अपेक्षितम्? अत्र धातुः क्षि, ह्रस्व इकारान्त क्षि धातुः, किन्तु अत्र कर्मणि लट् रूपम् अस्ति. क्षीयते इति रूपम् अस्ति इत्युक्ते. अत्र एकः विषयः, इकार अस्ति, दीर्घ इकार अपि अस्ति. अष्टाध्यायी टु किल् टु डिस्ट्रोय् क्षी दीर्घ हिंसायाम् इति भिन्न अस्ति भगिनि. अहं चिन्तयामि क्षी ह्रस्व इकारान्त क्षी धातोः रूपमेव क्षीयते. अत्र भिन्नचिन्तनं किम् इत्युक्ते, कर्मणि लट् रूपं, कर्मणि प्रयोगे तत्र भावकर्मणोः इति एकं सूत्रमस्ति. भावकर्मणोः इति सूत्रेण सर्वेषां धातूनां लट् रूपेषु कर्मणि प्रयोगे आत्मनेपदिप्रत्ययाः विहिताः भवन्ति. इत्युक्ते कर्मणि प्रयोगे लट् रूपं, लट् रूपस्य अन्ते आत्मनेपदिप्रत्ययः दृश्यते. दीयते, क्षीयते, पीयते इत्यादीनि पदानि सन्ति. इत्युक्ते कर्मणि लट् रूपं, भावकर्मणोः इत्यनेन आत्मनेपदिप्रत्ययः अन्ते अस्ति. अपि च तत्र सार्वधातुके यक् इति सूत्रेण मध्ये यकारः आयाति इति कृत्वा अत्र पदमस्ति लट्लकाररूपम्, एकवचनरूपं क्षीयते. किन्तु आत्मनेपदिरूपम् अस्ति इति कृत्वा सर्वाणि रूपाणि आत्मनेपदिरूपाणि भवन्ति. तादृशरीत्या निष्पादनीयानि रूपाणि. क्षीयतां, क्षीयेतां, क्षीयन्तां, क्षीयस्व, क्षीयेथां, क्षीयध्वं, क्षीयै, क्षीयावहै, क्षीयामहै. किन्तु केवलम् अष्टाध्यायीं पश्यामश्चेत् द्रष्टुं न शक्नुमः. इदं पदं कर्मणि लट्, किन्तु अन्ते आत्मनेपदिप्रत्ययाः दृश्यन्ते. अतः अस्तु, अग्रिमं वाक्यं पठतु. ईश्वरः एकः एव. तत्र ईश्वरः पुंलिङ्गपदं प्रथमविभक्तौ एकवचने. एकः एव, एकः एव इति ईश्वरः एकः एव इति किं वदामि तत्र ईश्वरस्य भावः ऐश्वर्य उत्तमम् अग्रिमं वाक्यं पठतु अतः तस्य भिन्नं भिन्नं नाम स्वीकृत्य परस्परं कलहं विवादं वा मा कुरुध्वम् अतः तस्य भिन्नं भिन्नं पृथक् पृथक् नामानि स्वीकृत्य स्वीकृत्य लेवन्तपदं स्वीकरणे परस्परं परस्परम् इत्युक्ते संस्कृते अमाङ्ग् युवर् सेल्स् इति किन्तु संस्कृते कथं भवति परस्परं परः परम् अस्ति वा तत्र सन्धिकार्यं भूत्वा परस्परं तदेव अत्र भिन्नं भिन्नम् इति नपुंसकलिङ्गे किमर्थमस्ति कलहम् इति नपुंसकलिङ्गे अस्ति अतः इतोपि चिन्तयतु अत्र भिन्नं भिन्नम् इति नपुंसकलिङ्गे अस्ति भिन्नं भिन्नं नाम नपुंसकलिङ्गे अस्ति क्षम्यतां भिन्नं भिन्नं नाम अतः नाम इति पदं नपुंसकलिङ्गपदम् अस्ति इति कृत्वा भिन्नं भिन्नं नाम आम् तत्र विशेषणं भिन्नं भिन्नं नाम नामपदस्य प्रसङ्गे वदतु प्रातिपदिकं किं प्रथमाविभक्तिरूपाणि कानि नामन् अस्ति वा अहं स्मरामि नामनि नामानि अथवा नाम्नि नामानि नकारान्तपदं नामन् इति प्रातिपदिकम् अत्र भिन्न इति पदम् अस्ति भिन्न इति पदं कीदृशं पदम् भिन्न इति पदं न जानामि भगिनि भिन्न इति क्तान्तपदम् अस्तु तत्र भिद् इति धातुः अस्ति भिद्यते इति वयं जानीमः भिद् धातोः रूपं भिद् योगः क्ता प्रत्ययः अस्ति भिन्न तत्र एकं सूत्रमस्ति रदाभ्यां निष्ठातः सः पूर्वस्य च दः इत्युक्ते एतावता निष्ठाप्रत्ययौ सः निष्ठाप्रत्ययः इत्युक्ते क्ताप्रत्ययः क्तावतु प्रत्ययः द्वयोः नाम अस्ति निष्ठासंज्ञकौ एतौ द्वौ प्रत्ययौ निष्ठासंज्ञकप्रत्ययौ प्रत्ययः परः अस्ति चेत् तत्र दकारान्तधातुः अस्ति चेत् तत्र नकारः आयाति इति इदं सूत्रं वदति तदर्थमेव भिद् धातोः रूपं भिन्न पद् धातोः रूपं पन्न छिद् धातोः रूपं छिन्न एतावता एते धातवः दकारान्तधातवः अपि च धातोः अनन्तरं निष्ठाप्रत्ययः अस्ति निष्ठाप्रत्ययः इत्युक्ते क्ताप्रत्ययः क्तावत् प्रत्ययः निष्ठा इति अस्तु अपि च दकारस्य स्थाने तेन सूत्रेण दन्त्यनकारः आयाति तदर्थमेव भिन्न इति रूपं सिद्ध्यति अपि च स्वीकृत्य इति पदं परिशीलयामश्चेत् तत्र स्वी इति उपसर्गः नास्ति किन्तु उपसर्गः इव कार्यम् इव अस्ति तदर्थमेव अत्र ल्यबन्तरूपं सिद्ध्यति यथा नमस्कृत्य पुरस्कृत्य स्वीकृत्य इत्यादिषु पदेषु पूर्वपदम् उपसर्गः नास्ति चेदपि तत्र ल्यबन्तरूपं सिद्ध्यति कारणम् उपसर्गः इव कार्यं करोति तत्र अत्र कलह इति पदस्य लिङ्गं किम् कलहः इति कलहम् इति नपुंसकम् इति मन्ये कलहः अस्तु कलहः कलहौ कलहे न रामः रामो रामाः कलहाः अस्तु कलहं कलहे कलहानि भगिनि अत्र कलहः इति पुंलिङ्गपदमेव ओहोहो कलहाः अत्र किमर्थं कलहम् इति पदस्य कर्मपदं कर्मपदं किमर्थं कर्मपदं शोभा भगिनी वदतु तत्र भिन्नभिन्ननाम स्वीकृत्य परस्परं कलहं विवादं वा मा तत्र वाक्ये कर्मपदं स्वीकृतं परस्परं कलहं विवादम् अपि कर्मपदम् अस्ति. तत्र क्रियापदं कुरुध्वम् इति तस्य कर्मपदं भवितव्यम्. अतः भगिनि उत्तमम् इत्युक्ते क्रूधातुः सकर्मकधातुः इति कृत्वा कलहः इति पुंलिङ्गपदस्य रूपं कलहं भवति. विवादः विवादः इत्यस्य कर्मपदम् इत्युक्ते एतावता ल्यबन्तपदमस्ति इति कृत्वा तस्य कर्मपदं भिन्नं भिन्नं नाम इति स्वीकृत्य तस्य कृते कर्मपदं. किन्तु कुरुध्वं तस्य कर्मपदद्वयं कलहः कलहं विवादम् इत्युक्ते अस्मिन् वाक्ये स्वीकृत्य इति पदमपि कर्मपदं स्वीकर्तुं शक्नोति, कुरुध्वम् अपि कर्मपदं स्वीकर्तुं शक्नोति इति कृत्वा अस्मिन् वाक्ये कर्मपदानि दत्तानि. भिन्नं भिन्नं नाम कलहं विवादम् एतत् पदद्वयम् अपि कर्मपदम् अस्ति. अपि च कुरुध्वं वदतु कुरुध्वं प्रसङ्गे. क्रोधातुः करोति इति तनादिगणीयधातुः इति, अपि च कुरुध्वम् इति मध्यमपुरुषे लोट्लकारे बहुवचने कुरुध्वम्. एकवारं स्मारयति वा रूपाणि? आम्, कुरुतां कुर्वातां कुर्वन्तां कुरुस्व कुर्वेतां कुर्वध्वं तत्र कुर्वै इति भवति वा? करवावहै करवै करवावहै करवामहै. अत्र एकवारं पुनः वदामि, कुरुतां कुर्वातां कुर्वतां कुरुष्व कुर्वाथां कुरुध्वं करवै करवावहै करवामहै इति रूपाणि भवन्ति. विवादः इति पदमपि घञन्तरूपमेव इत्युक्ते वद् धातोः रूपमेव वादः. वि उपसर्गपूर्वकः वद् धातुतः घञ्योजनेन विवादः इति रूपं. विवादः इत्युक्ते अहं दृष्टवती अतः वदामि, विरुद्धः वादः विवादः इति. वदतु भगिनि. करवावहै विगेट् इन् दट् श्लोक शान्तिमन्त्रा सह न भवतु. सः वीर्यं करवावहै मेकस् नो विप्रे गाड् उत्तमम् उत्तमं करवावहै. आं भगिनि. एण्ड् बिद् धातु भगिनि दट् इस् आत्मनेपद मेन् लट्लकार विद्यते भिद्यते भिद्यन्ते इस् इट् भिद्यते इति दिवादिगणे वा? भिद् धातुः रुधादिगणे रुधादिगणे अस्ति. किन्तु मया किम् उक्तं भिद्यते इति उक्तं, भिद्यते इति कर्मणि लट्. ओ कर्मणि लट्. साधारणं रूपं साधारणतया किं वदामः, तस्य रूपं भिद्यते इति वदामः. इत्युक्ते भिद्यते इति कर्मणि लट् रूपं, किन्तु रुधादिगणे अस्ति इति कृत्वा रुधादिगणि रूपाणि किञ्चित् विशिष्टरूपाणि सन्ति. तत्र भिद् धातोः रूपं भिनत्ति किन्तु धातुः उभयपदी धातुः अस्ति इति कृत्वा आत्मनेपदी रूपं भिन्ते अस्ति, किन्तु परस्मैपदी रूपं भिनत्ति. किन्तु रुधादिगणीयधातुषु साधारणतया कर्मणि लट् रूपं बहु प्रसिद्धमस्ति. इत्युक्ते भिद्यते छिद्यते इत्यादीनि रूपाणि एव साधारणतया शृणुमः. भिनत्ति इति रूपं किञ्चित् विरलतया शृणुमः वयं. भिद्यते हृदयग्रन्थि इति श्लोके आगच्छति. इत्युक्ते कर्मणि तस्य धातोः कर्मणि लट् रूपाणि बहु प्रसिद्धानि. रुधादिगणे तादृशी स्थितिः अस्ति. साधारणतया भिद्यते इति रूपं बहुत्र शृणुमः, किन्तु भिनत्ति इति रूपं किञ्चित् विरलतया अहं श्रुतवती इति मम. Like, bhunte is more often seen. भुनक्ति इस् लेस् नो तदेव अपि च अत्र अनन्तरम् अत्र वंशीसुधा भगिनी भवती पठतु अग्रिमं वाक्यं भगिनि अस्ति वा आम् आम् आं भगिनि क्षीयन्तां तदेव अस्ति अहं मन्ये धर्मः वदतु ओ तत् अभवत् कृत्वम् अभवत् अस्तु धर्मः अर्थः कामः मोक्षः च इति चत्वारः पुरुषार्थाः मानवजीवनस्य लक्ष्याः सन्ति अस्तु धर्म अर्थः कामः मोक्षः सर्वे पुल्लिङ्गशब्दाः च इति योजनेन तत्र किं वदामि अव्ययमस्ति च इति अव्ययमस्ति इति चत्वारः चतुर्शब्दः बहुवचनरूपं चत्वारः पुल्लिङ्गशब्दः पुरुषार्थाः पुरुषः तत्र समस्तपदमस्ति इति अहं चिन्तयामि यस्मिन् पुरुषः यस्मिन् यस्य पुरुषः अत्र तस्मात् पूर्वं चतुर् इति पदमस्ति चतुर् इति पदस्य रूपाणि त्रिषु लिङ्गेषु वदतु त्रिषु लिङ्गेषु किञ्चित् चत्वारः चत्वारः एव भवति त्रिषु लिङ्गेषु बहुवारः चतुस्रः चतुस्रः आमां चत्वारि चत्वारि नपुंसकलिङ्गे चत्वारि स्त्रीलिङ्गे चतस्रः पुंलिङ्गे चत्वारः अत्र पुरुषार्थः इति पदं पुंलिङ्गे अस्ति इति कृत्वा चत्वारः पुरुषार्थाः अत्र पुरुषार्थः इति समस्तपदमस्ति अत्र विग्रहवाक्यम् अहं किं दृष्टवती इत्युक्ते पुरुषस्य अर्थः अत्र अर्थः इत्युक्ते प्रयोजनं पुरुषस्य प्रयोजनम् अत्र चत्वारः पुरुषार्थाः साधनीयाः अस्माभिः मानवजीवनस्य लक्ष्याः चत्वारः पुरुषार्थाः मानवजीवनम् इति पदं नपुंसकलिङ्गपदमस्ति एतत् पदमपि समस्तपदमेव अस्मिन् पदे षष्टितत्पुरुषसमासः अस्ति मानवानां जीवनम् अथवा मानवस्य जीवनम् अत्र जीवनं वदतु भगिनि किम् अवगतवती जीवनम् इति कीदृशं पदम् जीवनम् इति नपुंसकलिङ्गं भवति वा जीवनस्य इति चेत् उत्तमं इतोपि किं किं वक्तव्यं भगिनि किमपि जीवनम् इति कीदृशं पदम् इत्युक्ते जीवनम् इति ल्युट् प्रत्ययान्तपदम् ओ अस्तु ओ तत् वक्तव्यम् अत्र साधारणधातुः एव जीव् धातुः अस्ति तस्य लट्लकाररूपं जीवति किन्तु ल्युट् योजनेन जीवनं सर्वाणि ल्युडन्तपदानि नपुंसकलिङ्गपदानि एव लक्ष्यः इति पदमस्ति लक्ष्यम् इति अपि अस्ति तत्र लक्ष्यम् इति ञत् प्रत्ययः इति भाति एतावता अत्र पुरुषार्थचतुश्चयम् अस्माभिः साधनीयम् इति अत्र लिखितमस्ति अग्रिमं वाक्यम् अतः सर्वे चतुर्षु पुरुषार्थेषु यतन्ताम् अस्तु सर्वे पुल्लिङ्गशब्दाः अतः चत्वारः पुल्लिङ्गशब्दानि सन्ति अतः तस्य प्रसक्तिः भवति सर्वे इति धर्म अर्थः कामः मोक्षः एतेषां प्रसक्तिः भवति चतुर्षु इत्युक्ते तत्र सप्तमी विभक्ति अस्ति बहुवचनरूपं पुरुषार्थेषु तदपि तस्य विशेषणविशेष्यभावः अस्ति यतन्ताम् इति लोट्लकाररूपं बहुवचनरूपम् अहं चिन्तयामि यतन् उत्तमं यततां यतेतां यतन्तां यतन्ताम् उत्तमम् अत्र यत् धातुः प्रयत्ने इत्यस्मिन् अर्थे यत् धातोः रूपमेव यततां यतन्ताम् इति अत्र चतुर्षु पुरुषार्थेषु तयोर्मध्ये विशेषणविशेष्यभावः अस्ति अग्रिमं वाक्यं कुटुम्बं समाजं राष्ट्रं विश्वं च निःस्वार्थभावनया सेवन्ताम् अस्तु कुटुम्बं समाजं राष्ट्रं विश्वं तत्र सर्वे पद कुटुम्बं समाजं राष्ट्रं विश्वं च चत्वारि पदानि द्वितीयविभक्ति अस्ति अहं चिन्तयन्ति भगिनी अहं चिन्तयामि सर्वाणि पदानि द्वितीयविभक्त्याम् एव सन्ति किन्तु कानिचन पदानि पुंलिङ्गपदानि कानिचन पदानि नपुंसकलिङ्गपदानि अत्र पृथक्तया वदतु किं पदं कस्मिन् लिङ्गे अस्ति आं भगिनि कुटुम्बम् इति अहं चिन्तयामि नपुंसकलिङ्गे अस्ति कुटुम्बम् अतः द्वितीय अत्र कुटुम्ब इति पदस्य प्रसङ्गे कुटुम्बशब्दः पुंलिङ्गे अस्ति अपि च नपुंसकलिङ्गे अपि अस्ति इत्युक्ते कानिचन पदानि लिङ्गद्वये भवितुमर्हन्ति इत्युक्ते न केवलं पुंलिङ्गे नपुंसकलिङ्गे अपि इदं पदमस्ति कुटुम्बः इति पदमस्ति अपि च कुटुम्बम् अपि अस्ति द्वितीयं पदम् तत्र अर्थः भिद्यते वा भगिनि अर्थः समानः एव किन्तु लिङ्गद्वये अपि इदं पदं दृश्यते आम् आम् समाजं समाजः इति अहं चिन्तयामि न समाजः पुल्लिङ्गशब्दः राष्ट्रम् अपि च राष्ट्रः इति पुल्लिङ्गशब्दम् अहं तत् जानामि राष्ट्रं पदमपि लिङ्गद्वये अस्ति राष्ट्रम् अस्ति राष्ट्रः अपि अस्ति अस्तु विश्वः इति विश्वम् इति तु पुल्लिङ्गशब्दः एव भवति भगिनि विश्वम् इति द्वितीयविभक्तौ अस्ति तत्र विश्वम् अहं दृष्टवती विश्वं नपुंसि इति दृष्टवती विश्वं विष्णुर्वषट्कारो तत्र विश्वम् इति नपुंसकलिङ्गपदमेव अस्तु अस्तु समाजमपि नपुंसक अस्ति भगिनि समाजः नपुंसकलिङ्ग नास्ति नास्ति समाजः इति पदं समाजः इति पदं नपुंसकलिङ्ग नास्ति केवलं पुंलिङ्गपदमेव किन्तु साधारणतया राष्ट्रं विश्वम् इति साधारणतया शृणुमः राष्ट्रम् इति पदं पुंलिङ्गे अपि अस्ति किन्तु विश्वम् इति नपुंसकलिङ्गपदमेव अपि च निस्वार्थभावनया सेवन्ताम् वदतु भगिनि तत्र निस्वार्थभावनया तत्र तृतीयविभक्तौ अस्ति भगिनि तेन सह तेन सेवन्ताम् इत्युक्ते तत्र तया सह सेवन्तां तत्र सेवन्ताम् इति लोट्लकार बहुवचनरूपं प्रथमा विभक्तौ अस्ति सेवतां सेवेतां सेवन्ताम् उत्तमम् अत्र अस्य पदस्य प्रथमान्तं रूपं किं निस्वार्थभावनया निस्वार्थभावना अत्र स्वार्थः स्वार्थः इति पुंलिङ्गपदं स्वार्थः इत्युक्ते स्वस्य अर्थः इत्युक्ते स्वस्य प्रयोजनम् इति अर्थः किन्तु निस्वार्थ इति कथनेन निर्गतः स्वस्य अर्थः इत्युक्ते तस्मात् पुरुषात् तादृशी भावना निर्गता तादृशी भावना इति स्वार्थभावना निर्गता सेल्फ्लेस् इति अर्थः भावना इति पदमस्ति अन्तिमपरिच्छेदं किञ्चित् शीघ्रं समापयामः भवती एव पठतु भगिनि आं भगिनि ऋषयः लोककल्याणानाम् ईश्वरं प्रार्थयन्ते भो दयानिधे सर्वे प्राणिनः आनन्दं लभन्ताम् मानवानां सर्वविधानि दुःखानि क्षीयन्तां सर्वेषां हृदि दिव्यं ज्ञानं प्रकाश एकनिमिषं किं प्रकाशताम् अस्तु प्रकाशतां मम सङ्गणके सम्यक् न दृश्यते अस्तु ऋषयः इति ऋषिशब्दः बहुवचनरूपमस्ति प्रथमाविभक्तौ लोककल्याणाय क्षम्यतां लोककल्याणाय तत्र तृतीयविभक्तौ अस्ति चिन्तयतु चतुर्थी रामाय अस्तु अत्र लोककल्याणाय इत्यस्मिन् स्थाने अन्यत् पदं योजयितुं शक्नुमः लोककल्याणस्य कृते उत्तमं लोककल्याणार्थं उत्तमं भगिनी अत्र विश्वः इति पुंलिङ्गे एकं पदम् अस्ति किन्तु भिन्न अर्थे तत्र गणदेवताविशेषः इति देवता देवता देवस्य नाम विश्वः इति अपि अस्ति. अस्तु, इत्युक्ते भिन्नार्थः अस्ति. भिन्नार्थः अस्तु, किन्तु नपुंसकलिङ्गपदमस्ति चेत् विश्वम् इत्युक्ते प्रपञ्चं तादृशं. प्रपञ्चं नपुंसकलिङ्गे एव. अत्र लोककल्याणाय ईश्वरं प्रार्थयन्ते. किं प्रार्थयन्ते वदतु भगिनी? ईश्वरं प्रार्थयन्ते इत्युक्ते द्वितीयविभक्तिः अस्ति. ईश्वरः शब्दः ईश्वरम् इति अस्ति. प्रार्थयन्ते तत्र प्रार्थये प्रार्थयन्ते बहुवचनरूपं प्रार्थये अत्र लट्लकाररूपं दत्तमस्ति. प्रार्थयते प्रार्थयन्ते अस्ति. प्रार्थयते इति एकवचनम्, अत्र बहुवचनरूपमस्ति प्रार्थयन्ते. इत्युक्ते प्र उपसर्गपूर्वकः अर्धधातुः चुरादिगणीयधातुः प्रार्थयते इति आत्मनेपदिरूपम् अस्ति, किन्तु बहुवचनम् अत्र दत्तमस्ति. भो दयानिधे वदतु. भो दया सम्बोधना विभक्ति अस्ति. दया निधः वा भगिनि? भो दया निधः. प्रथमाविभक्त्यन्तरूपं किं? क्षम्यतां, दयानिधिः वा दयानिधिः. प्रथमाविभक्त्यन्तं रूपं दयानिधिः. तत्र दयानिधिः, करुणानिधिः, करुणानिधिः अपि कृपानिधिः इत्यादीनि पदानि पर्यायवाचिनः शब्दाः. तत्र पदमस्ति दयानिधिः. तत्र निधिः इति पदम् हरिशब्दवत्. अत्र नि उपसर्गपूर्वकः धा धातोः रूपमेव निधिः. अत्र करुणायाः इति करुणायाः निधिः इति अपि वक्तुं शक्यते. तत्र धा धातोः रूपमेव निधिः. तत्र नि उपसर्गपूर्वकः धा धातुः अस्ति. अपि च अत्र अग्रिमं वाक्यं सर्वे प्राणिनः आनन्दं लभन्तां. तत्र सर्वे इति बहुवचनरूपमस्ति. सर्वशब्दस्य पुल्लिङ्गशब्दः. प्राणिनः आनन्दं तत्र द्वितीयाविभक्ति बहुवचनरूपमस्ति. प्राणिनः आनन्दम् इति द्वितीयाविभक्ति. अत्र प्राणिनः इति द्वितीयाविभक्त्यन्तं रूपं किमर्थं, कथं ज्ञातवती? प्राणिन् इति शब्दः भवति किल भगिनि, नकारान्तशब्दः. अत्र प्रथमाविभक्त्यन्तम् एकवचनं किं? प्राणिन् प्राणिनौ प्राणिनः प्राणिनः प्राणी. शोभा भगिनी एकवारं स्मारयतु प्रथमाविभक्त्यन्तरूपाणि. गुणे शब्दवत् गुणि गुणिनौ गुणिनः, प्राणी प्राणिनौ प्राणिनः. तेन अत्र अस्मिन् वाक्ये प्राणिनः इति पदस्य विभक्तिः का? षष्ठी. पश्यतु, प्राणिनः आनन्दं लभन्ते. सर्वे प्राणिनः लभन्ताम् इति अस्ति अत्र. तेन अत्र पश्यतु, सर्वे प्राणिनः अनयोः मध्ये कः सम्बन्धः? विशेषविशेषणं भवति चेत् अत्र प्राणिनः सर्वे इति प्रथमविभक्तौ बहुवचने प्राणिनः अस्तु. गुणि गुणि प्राणिनः प्रथमविभक्तौ. प्रथमाविभक्ति बहुवचनं. बहुवचनं उत्तमम्. अत्र भगिनी तत्र द्वितीयाविभक्ति अपि प्राणिनः एव भवति किल तत्र? उत्तमम् उत्तमम्. अपि च षष्टिविभक्तिरूपमपि प्राणिनः एव भवति. इत्युक्ते नकारान्तपदेषु बहुत्र एतादृशरूपसाम्यं दृश्यते अत्र. किन्तु अस्मिन् वाक्ये प्रथमाविभक्ति बहुवचनं सर्वे प्राणिनः. अत्र आनन्दम् इति कर्मपदमस्ति. किमर्थं चेत् लब् धातुः सकर्मकधातुः अस्ति इति कृत्वा. अत्र प्राणी इति दीर्घ इकारान्तपदं किमर्थं तत्र नकारान्तपदमस्ति इति इत्युक्ते तत्र इनि इति एकः प्रत्ययः अस्ति. यस्य प्राणाः सन्ति सः प्राणी, यस्य गुणाः सन्ति सः गुणी, तथा एव यस्य प्राणाः सन्ति सः प्राणी. वयं जानीमः पञ्चप्राणाः सन्ति, प्राण अपान व्यान उदान समान इति पञ्चप्राणाः सन्ति. प्राणाः सन्ति इति कृत्वा सः प्राणी. इणि प्रत्ययान्तरूपं नकारान्तपदं भवति, किन्तु पुंलिङ्गे अस्ति. इणि प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. प्राणी इति पुंलिङ्गपदमस्ति चेत् स्त्रीलिङ्गे प्राणिनी इति भवति. अग्रिमं वाक्यं भगिनि, मानवानां सर्वविधानि दुःखानि क्षीयन्तां. मानवानाम् इति षष्ठी विभक्ति बहुवचनरूपमस्ति. सर्वविधानि विधानि तत्र नपुंसकविधानम् इति भवति. अहं विधानि अत्र सर्वविधानि दुःखानि, सर्वविधानि दुःखानि, दुःखमिति नपुंसकलिङ्गमस्ति. सर्वविधानि विशेष्यं विशेषविशेषभावः अस्ति. क्षीयन्ताम् इति बहुवचनरूपमस्ति. क्षीयतां क्षीयतां क्षीयन्ताम् अत्र अक्षीयते इति कर्मणि लट् अस्ति इति कृत्वा कर्मणि लट् रूपस्य कर्मणि लट् रूपं क्षीयते भवति चेत् लोट् रूपं क्षीयतां भवति. भगिनी अत्र एकः प्रश्नः, तत्र कर्मणि अस्ति इति कृत्वा तृतीया विभक्तौ भवितव्यं किल? मानवानाम् इति अस्ति षष्टिविभक्ति, तत्र मानवैः इति कर्मणि अस्ति चेत् तृतीयविभक्त्याः प्रसङ्गः आयाति. किन्तु अत्र पश्यतु, मानवानां दुःखानि, मानवानां दुःखानि क्षीयन्ताम्. अत्र दुःखानि इति पदं बहुवचने अस्ति इति कृत्वा एतद्वाक्यं कर्मणि प्रयोगे एव अस्ति. अत्र सर्वैः मानवैः इति अत्र, यद्यपि अस्मिन् वाक्ये दुःखानि इति बहुवचने अस्ति इति कृत्वा क्षीयन्ताम् इति अस्ति, किन्तु अत्र किन्तु क्षीयन्ताम् इति क्रियापदं तु मानव सम्बन्धे, मानवः क्षीयताम् इति एकवचने अस्ति चेत् मानवेन, मम इट् शुड् बि डिस्कार्डेड् बै देम् बै. इत्युक्ते अत्र किञ्चित् इतोपि स्पष्टतया वदामि, अत्र साधारणतया कर्मणि प्रयोगे वा भवतु कर्तरिप्रयोगे वा भवतु, यदि पदं षष्टिविभक्त्यन्तपदमस्ति चेत् अथवा सप्तमीविभक्त्यन्तपदमस्ति चेत् भेदः न भवति. इत्युक्ते तादृशानि पदानि, यत् पदं षष्टिविभक्तौ अस्ति अथवा सप्तमीविभक्तौ अस्ति चेत् यथावत् कर्मणि प्रयोगे अपि आयाति तत्र. किन्तु तत्र मानवेषु इति दुःखानि रेड्यूस् मे दे गेट् रेड्यूस्ड् कर्मणि न. भगिनी अहं मन्ये भवद्भिः इति कर्तृपदम् अस्ति किन्तु न दत्तमेव. भवद्भिः मानवानां सर्वविधानि दुःखानि क्षीयन्ताम् इति. यद्यपि तत्र कर्तृपदं न उक्तमस्ति, कर्तृकरणयोः तृतीया इत्यनेन तत्र तृतीयाविभक्त्यन्तं रूपं यद्यपि न दत्तमस्ति इति अध्याहर्तव्यम् अत्र. दुःखानि क्षीयन्ताम् इति लघुवाक्यं. केषां दुःखानि? मानवानां दुःखानि. कीदृशानि? सर्वविधानि दुःखानि. अत्र कर्तृपदं न उक्तमस्ति. आं भगिनि, केवलं कर्मपदमेव उक्तमस्ति. कर्मपदं दुःखानि इति, दुःखानि क्षीयन्ताम्, दुःखं दुःखं क्षीयताम् इति भवति. तत्र मानवानाम् इत्युक्ते यानि दुःखानि मानवेषु भवन्ति तेषां तानि क्षीयन्ताम् इति अस्तु. अपि तत्र दुःखम् इति पदमस्ति. पूर्वं वयं प्राणी इति पदं वयं दृष्टवन्तः. यस्य दुःखमस्ति सः दुःखी, तथा एव यस्य सुखमस्ति सः सुखी. पदं दुःखी अस्ति चेत् तत्पदम् अपि नकारान्तपदं भवति. दुःखी तत्र प्रातिपदिकं दुःखिन्, किन्तु सुखी इति पदं पश्यामश्चेत् तत्र प्रातिपदिकं सुखिन्. यस्य सुखम् अस्ति सः सुखी. अन्तिमं वाक्यं पठतु भगिनि. आं भगिनि, सर्वेषां हृदि दिव्यं ज्ञानं प्रकाशताम्. सर्वेषाम् इति सर्वशब्दस्य षष्ठीविभक्ति बहुवचनरूपं. हृदि इति सप्तमी विभक्तौ एकवचन. हृद् इति भवति वा धातु? अत्र हृद् प्रसङ्गे एकं वदामि. ह्यस्तनवर्गे वयं पठितवन्तः हृदय इति स्थाने हृत् आदेशः भवति. अत्र हृदयम् इति नपुंसकलिङ्गपदमस्ति, किन्तु हृदयम् इति पदम् अकारान्त नपुंसकलिङ्गपदं, किन्तु हृद् इति पदम् अपि नपुंसकलिङ्गपदमेव, किन्तु हृद् इति पदं हलन्तपदं, दकारान्तपदं. दकारान्तपदमस्ति इति कृत्वा सप्तमी विभक्तौ हृदि हृद् हृद् इति दकारान्तपदं, तस्यापि उपनिषद् इव तत्र हृत् इति एकं रूपम् अस्ति, हृद् इति अन्यत् रूपम् अस्ति, किन्तु अस्मिन् वाक्ये सप्तमी विभक्तिरूपं दत्तमस्ति. हृदय इत्यस्य स्थाने हृत् आदेशः भवति. तयोः हृदयम् अथवा हृद् अनयोः अर्थः तु समानः. वदतु. दिव्यं ज्ञानं, दिव्यं ज्ञानं प्रकाशताम्, तत्र हृदि दिव्यं ज्ञानं प्रकाशताम्. तत्र लोट्लकार प्रथमा विभक्त एकवचनरूपम् अस्ति, ज्ञानं प्रकाशताम् इति चिन्तयामि. उत्तमम्. अत्र प्रकाशते इति लट्लकाररूपमस्ति, तत्र प्रा उपसर्गपूर्वकः काशते इति भवति. तत्र सः धातुः दीप्तौ इत्यस्मिन् अर्थे अस्ति, सः धातुः अकर्मकधातुः इति कृत्वा अस्मिन् वाक्ये कर्मपदं नास्ति, कर्तृपदमेव अस्ति. अत्र वाक्यं पश्यन्तु, ज्ञानं प्रकाशताम्. अस्मिन् वाक्ये केवलं ज्ञानम् इति पदं कर्तृपदम् अस्ति, प्रकाशते इति अकर्मकधातुः अस्ति इति कृत्वा अत्र कर्मपदं नास्ति. किन्तु ज्ञानम् इति शब्दस्य विशेषणमेव दिव्यम्. दिव्यम् इत्युक्ते दिविभवम्. दिवि इत्युक्ते पुनः दिव् शब्दस्य सप्तम्यन्तं रूपं दिवि, हृदि शब्दवत् दिवि, दिवि भवं दिव्यम् इति भवति. भगिनि वदतु. भगिनि, काशीनगरम् अपि काश् धातुतः आगच्छति. अहं न दृष्टवती भगिनि. ऐ हव् रेड् अबौट् इट्. इट् गिव्स् औट् लैट् टु एव्रीबडि. ज्ञानं ददाति, उच्यते. भगिनी, एकः प्रश्नः. वदतु. भो मानवाः वा भो दयानिधे, आफ्टर् भो देर् इस् विसर्गः, रैट्? सो वै इट् डजन्ट् अपियर् हियर्? भोः, इस् देर् एनी विसर्गसन्धि? बस् भोः, भोः मानवाः, अत्र भोः दयानिधे द्रष्टव्यम्. इनि पञ्चभाट्टसूत्रं तु मृदु व्यञ्जन न, बट् इट् डजन्ट् अप्लै. भाट्टसूत्राणि डजन्ट् अप्लै हियर्. आं भगिनि, भो विसर्ग नास्ति, सम्बोधन अस्ति. न, बट् इट् इस् भोः, रैट्? इट्स् आल्वेस् वित् विसर्ग. देन् वै इट् हियर् इट् डजन्ट् अपियर्? लोपः न भवति बिकास् एनी आफ् द भाट्टसूत्रं डजन्ट् वर्क्. आं भगिनि, इतोपि द्रष्टव्यं तस्मिन् प्रसङ्गे. अत्र इतोपि किं अव्ययमेव अत्र, किन्तु अव्ययानि अपि सुबन्तानि एव, किन्तु इत्युक्ते अव्ययपदानाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः भूत्वा तत्र सुबन्तपदानि इति वयं पठितवन्तः. किन्तु अत्र विसर्गः वक्तव्यः वा न वा इति द्रष्टव्यम्. अपि च अत्र भवन्तः सर्वे जानन्ति एव, क्षीयते इति पदस्य प्रसङ्गे अहम् एकं श्लोकं पठितवती, अतः वदामि. नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि, अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्. इत्युक्ते कर्म अवश्यम् अनुभोक्तव्यं, कर्म न क्षीयते. शुभाशुभं कर्म यत् कृतम् अस्माभिः, तत् सर्वम् अनुभोक्तव्यम् एव. तत् श्लोकः वदति. वयम् उत्तमरीत्या चिन्तनं कृतवन्तः. अग्रिमे सप्ताहे पुनः मिलित्वा सङ्ख्यानाम् अध्ययनं करिष्यामः. सर्वेषां धन्यवादः. धन्यवादः भगिनी.